वर्गं प्रति स्वागतं. सुभाषितं शृणुमः. भगिनी स्मारयतु. विद्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्याभोगकरी यशसुखकरी विद्या गुरुनां गुरुः विद्याबन्धुजनो विदेशगमने विद्यापरा देवता विद्याराजसुपूज्यते न तु धनम् विद्याविहीनः पशुः. हरिः ओम्. श्रीगुरुभ्यो नमः. धन्यवादाः भगिनि. क्त्वान्तरूपाणां चिन्तनं प्रवर्तमानमस्ति. तस्मिन् अवसरे एव 30+100 पुटं समापितवन्तः. अद्य 31+100 पुटं पश्यन्तु. 31+100 पुटं पश्यन्तु. तस्मिन् पुटे तृतीयबिन्दुः, तृतीयः अभ्यासः आरभ्यते. वाक्यानि दत्तानि. सूचनां पठित्वा वाक्यानि एकवारं परिशीलयाम. किमर्थं चेत् वाक्येषु कानिचन नूतनानि पदानि सन्ति. तानि पदानि कथं साधनीयानि, तत्र कीदृशानि कार्याणि भवन्ति इति विस्तरेण अवगन्तुं प्रयत्नं कुर्मः. तृतीयम् अभ्यासं पश्यन्तु. भूमा भगिनी आरम्भं करोतु. यतोदाहरणं वाक्यद्वयस्य योजनं त्वान्तरूपाणि उपयुज्य कुरुता. यथा उदाहरणं यतोदाहरणं. वाक्यद्वयस्य समस्तपदम् अस्ति वा? वाक्यद्वयं वाक्यद्वयं वाक्यद्वयं षष्ठीविभक्ति एकवचनं. वाक्यद्वयस्य योजनं युज् धातुतः वा? युज् इति लौकिकधातुः, किन्तु औपदेशिकधातुः अस्ति युजिर्. औपदेशिकधातुः युजिर् अस्ति. इत्संज्ञकवर्णानां लोपकार्यानन्तरं युज् भवति. तस्य ल्युडन्तरूपमेव योजनं. यथोदाहरणम् इत्यस्मिन् पदे अव्ययीभावसमासः अस्ति. त्वान्तरूपाणि उपयुज्य ल्युडन्तरूपमेव. ल्युडन्तं भिन्नं, ल्यबन्तं भिन्नं. ल्यबन्तं उपयुज्य इत्यत्र ल्यबन्तमस्ति. ल्यबन्तं ल्यप् ल्यप् अन्तः. ल्यप् इति प्रत्ययः यस्य पदस्य अन्ते अस्ति सः शब्दः ल्यबन्तशब्दः. तत् पदं ल्यबन्तपदम्. उपसर्गः अस्ति युज् धातुतः उपयुज्य ल्यबन्तपदं. कुरुत लोट् लकारस्य मध्यमपुरुष बहुवचनं कुरुत. लोट् लकाररूपम् अस्ति. अत्र क्त्वान्तरूपाणि इति लिखितमस्ति. साधारणतया लोके त्वान्तरूपाणि इति वदामः. क्त्वा इति प्रत्ययः अस्ति. क्त्वा प्रत्यये ककारः इति संज्ञकः. उपसर्गः अस्ति चेत् ल्यबन्तरूपं सिद्ध्यति. उपयुज्य इत्यस्मिन् पदे उप इति उपसर्गः अस्ति इत्यतः ल्यबन्तरूपं. ल्यबन्तरूपाणां प्रसङ्गे समासे अनै पूर्वे क्त्वो ल्यप् इति सूत्रेण ल्यप् प्रत्ययः विहितः भवति. क्त्वा प्रत्ययस्य स्थाने ल्यप् प्रत्ययः विहितः भवति उपसर्गः अस्ति चेत् इति वार्ता. वाक्यं पुनः परिशीलयामश्चेत् अस्मिन् वाक्ये अपि क्रियाद्वयमस्ति. क्रियाद्वयं किम्? योजनं कुरुत. योजनम् अपि त्वान्तरूपाणि रूपाणि. क्रियाद्वयम्. अस्माकं विषयः कः इत्युक्ते क्त्वा प्रत्ययान्तरूपाणां चिन्तनं कुर्मः. यदा एकः एव कर्ता क्रियाद्वयं करोति चेत् पूर्वकालिकी क्रियायाः क्त्वा प्रत्ययः भवति. अपि च उप इति उपसर्गः अस्ति चेत् ल्यप् प्रत्ययं योजयामः. अस्मिन् वाक्ये सूचनायाम् अपि क्रियाद्वयम् अस्ति. उपयुज्य कुरुत. वदतु. उपयुज्य एका क्रिया अस्ति. कुरुत अन्य द्वितीयक्रियाः अन्या क्रिया द्वितीया क्रिया कुरुत इति लिखितमस्ति वाक्यद्वये पूर्वक्रिया अस्ति त्वान्तरूपम् उपयुज्यामः अत्र क्रियाद्वयं किम् इत्युक्ते क्त्वान्तरूपाणि उपयुज्य इति प्रथमं वाक्यं कुरुत इति द्वितीया क्रिया अस्ति अपि च तत्र अन्यानि पदानि कानि यथोदाहरणं लेखनीयं वाक्यद्वयस्य योजनं करणीयं मुख्यवाक्यमस्ति वाक्यद्वयस्य योजनं करोतु कथं क्त्वान्तरूपाणि उपयुज्य वाक्यद्वयस्य योजनम् इत्यत्र योजनम् इति ल्युडन्तपदमस्ति इति कारणतः तत्र कर्तृकर्मणोः कृति इति सूत्रेण षष्टिविभक्तिः भवति कर्मपदस्य षष्टिविभक्तिः भवति वाक्यद्वयम् इति कर्मपदमस्ति वाक्यद्वयस्य इत्यत्र षष्टिविभक्तिः किमर्थम् इति प्रश्ने सति कर्तृकर्मणोः कृति इति सूत्रेण कर्मपदस्य षष्टिविभक्तिः भवति इत्युक्ते योजनम् इति कृदन्तपदमस्ति कृदन्तपदमस्ति इत्यतः तस्मात् पूर्वं कर्मपदस्य षष्टि अथवा कर्तृपदस्य षष्टि अपि भवितुमर्हति अत्र कर्मपदस्य षष्टि दत्तमस्ति उदाहरणं पठतु कृष्णः सेनयोः उभयोः मध्ये रथं स्थापयति सर्वान् पश्यति वाक्यद्वयं दत्तमस्ति दत्तमस्ति किमर्थम् अस्ति इति वक्तव्यं वाक्यद्वयमस्ति वाक्यत्रयमस्ति वाक्यचतुष्टयमस्ति तत्र भिन्नप्रत्ययाः सन्ति द्वयं त्रयं चतुष्टयं पञ्चकं तत्र एकः तद्धितप्रत्ययः भिन्नप्रत्ययः अस्ति तादृशं वाक्यं निर्मातुमिच्छामश्चेत् वाक्यचतुष्टयमस्ति इति एव वक्तव्यं नो चेत् भिन्नरीत्या वदामश्चेत् कथं वदामः वाक्ये स्तः खलु द्वे वाक्ये स्तः किमर्थं सूर्यकुमारी भगिनी वदतु द्वे वाक्ये सह स्तः आम् भगिनि भिन्नरीत्या वदामश्चेत् किमर्थं चेत् वाक्यम् इति नपुंसकलिङ्गपदमस्ति वाक्यं वाक्ये वाक्यानि इति द्वे वाक्ये स्तः पदं नपुंसकलिङ्गपदमस्ति इत्यतः द्वे इति वक्तव्यं पुंलिङ्गपदमस्ति चेत् द्वौ वाक्यौ द्वौ शब्दौ स्तः द्वे वाक्ये स्तः इति वक्तव्यमस्ति इदानीम् उदाहरणं प्रति गच्छतु सेनयोः उभयोः मध्ये रथं स्थापयित्वा सर्वान् पश्यति प्रत्येकं पदं स्वीकृत्य रूपाणि वदतु विभक्तिः का सेनयोः सेना आकारान्तस्त्रीलिङ्गशब्दः सेनयोः षष्टिविभक्तिद्विवचने अस्ति उभयोः उभ इति प्रातिपदिकमस्ति द्विवचनरूपमस्ति इत्यतः उभयोः द्विवचनम् इदं पदं सर्वादिगणे अस्ति सर्वादिगणे केचन शब्दाः सन्ति तेषु अन्यतमशब्दः एव उभ अस्ति अत्र सेनयोरुभयोर्मध्ये इति लिखितम् अत्र विशेषणं विशेष्यं किम् इति न ज्ञातुं पारयामि सेना इति विशेष्यम् उभयोः इति विशेषणं भवति तदेव वा सेना इति मुख्यपदं खलु विशेष्यं सर्वनामपदानि अपि विशेषणानि भवितुमर्हन्ति विशेषणम् इव कार्यं कुर्वन्ति सर्वनामपदानि उभयोः इति विशेषणम् अपि च अत्र सन्धिकार्यम् अकृत्वा लिखितमस्ति किन्तु श्लोके सन्धिकार्यं कृत्वा लिखितमस्ति सेनयोरुभयोर्मध्ये इति श्लोके दत्तमस्ति विसर्गस्य स्थाने रेफादेशः दृश्यते दश कृते अपि विसर्गसन्धिसूत्राणि आगत्य कार्यं कुर्वन्ति अग्रे गच्छतु महोदय भवान् वदतु स्थापयति इति कीदृशं पदम् स्थापयति इति पुगन्तपदं स्था धातोः पुक् आगमः भवति तत्र पुक् आगमः भूत्वा स्थापयित्वा त्वान्तम् अव्ययं त्वा प्रत्ययं योजयित्वा स्थापयित्वा निजन्तम् अस्ति इति कारणेन बुक् आगमः भवति स्थापयित्वा इति अन्तिमं रूपं सिद्ध्यति. स्था इति धातुः आकारान्तधातुः अतः अर्थे ह्रीव्ली क्नुयी क्ष्मायातां पुङ्नौ इति सूत्रेण अत्र पुक् आगमः भवति. णिजन्तरूपेषु आकारान्तधातूनां प्रसङ्गे इदं कार्यं भवति विशिष्टसूत्रेण. नूतनधातुः अस्ति स्थापि, लटीरूपं स्थापयति, क्त्वान्तरूपं स्थापयित्वा. भूमा भगिनी भवती वदतु, पश्यति इति लिखितमस्ति, तत्र क्त्वान्तरूपं किं भवति? क्त्वान्तरूपं दृष्ट्वा. हा उत्तमम्. स्थापयित्वा इति क्त्वान्तरूपं दत्तमस्ति. इदं रूपं णिजन्तरूपम् इत्युक्ते स्थाधातुतः णिच् योजयित्वा पश्चात् क्त्वान्तरूपम्. णिजन्तानां प्रसङ्गे अपि सर्वाणि रूपाणि साधयितुं शक्नुमः. यथा अणिजन्तानां प्रसङ्गे सर्वाणि रूपाणि सिद्ध्यन्ति, णिच् प्रत्ययस्य योजनात् परमपि नूतनधातोः निर्माणं भवति. णिजन्तधातोः अपि सर्वाणि कृदन्तरूपाणि साधयितुं शक्नुमः. स्थाधातोः अणिजन्त कृत्वान्तरूपं किम् अस्ति? स्थापित्वा. न, स्थित्वा. स्थित्वा इति रूपं सिद्ध्यति. स्था इति धातुतः स्थित्वा, स्थापि इति नूतनधातुतः स्थापयित्वा इति रूपं भवति. स्था इति धातुः आकारान्तधातुः, अनिट् धातुः एव. किन्तु स्थापि इति धातुः नूतनधातुः, णिजन्तधातुः, अनेकाच् अनेकाच् अस्ति इत्यतः इडागमः भवति. अतः स्थापयित्वा इति रूपं. सेनयोरुभयोर्मध्ये रथं स्थापयित्वा सर्वान् पश्यति इति वाक्यं दत्तमस्ति. केवलं चिन्तनार्थं भूमा भगिनी भवती वदतु, वाक्यद्वयमस्ति, कृष्णः सर्वान् पश्यति पश्चात् रथं स्थापयति इति अस्ति चेत् तत्र किं वक्तव्यम्? सेनयोः उभयोः मध्ये सर्वान् दृष्ट्वा रथं स्थापयति. कृष्णः सर्वान् दृष्ट्वा सेनयोः उभयोः मध्ये रथं स्थापयति. अग्रे करोतु. अर्जुनः अहं योद्धुं न शक्नोमि इति वदति, उपविशति. अर्जुनः अहं योद्धुं न शक्नोमि इति वदित्वा उक्त्वा. अत्र चिन्तनमस्ति. दर्शना भगिनी भवती वदतु, अत्र किं वक्तव्यम्? अर्जुनः अहं योद्धुं न शक्नोमि इति उक्त्वा उपविशति. उक्त्वा इति साधु भवति वा? इतोपि सम्यक् वक्तव्यं वा? इति उक्त्वा. सूर्यकुमारी भगिनी वदतु. उदित्वा भवति. समस्या का इत्युक्ते लोके उक्त्वा इति पदं बहु प्रसिद्धम् अस्ति. उक्त्वा इति वदामश्चेदपि साधु एव. वच् धातोः रूपम् उक्त्वा, किन्तु अत्र वद् धातोः रूपं वक्तव्यं. किमर्थं चेत् वद् धातुतः वदति, किन्तु उदित्वा इति रूपं सिद्ध्यति. अत्र सम्प्रसारणकार्यं भूत्वा उदित्वा इति रूपं लेखितुं शक्नुमः. उक्त्वा इति वदनेन तत्र समस्या नास्ति, तदपि साधु एव. किन्तु वयं व्याकरणं पठन्तः स्मः खलु, तदर्थं तत्र धातुः कः इति जानीमः. अतः स्पष्टतया वक्तुमिच्छामः, अतः उदित्वा. उक्त्वा इति वच्धातोः एव रूपं किल? वच्धातोः रूपम् एव रूपम्. वच्धातोः प्रसङ्गे अपि सम्प्रसारणं भवति. वच्धातोः रूपम् उक्त्वा, वकारस्य स्थाने उकारः आयाति. वद् धातोः प्रसङ्गे अपि सम्प्रसारणं भवति. भूमा भगिनी भवती एव वदतु, अत्र वाक्यद्वयं लिखितमस्ति, अर्जुनः एव कर्ता अस्ति, उपविशति इति पदं पूर्वम् अस्ति चेत् इदानीं परिवर्तनं कृत्वा वदतु. अर्जुनः उपविश्य अहं योद्धुं न शक्नोमि इति वदति. उत्तमम्. अहं योद्धुं न शक्नोमि इति वाक्यमस्ति, भिन्नरीत्या कथं वक्तुं शक्यते? योद्धुं न शक्नोमि अर्जुनेन मया योद्धुं न शक्यते इति वदति वा मया योद्धुं न शक्यते युद्धं न कर्तुं शक्नोमि युद्धं कर्तुं न शक्नोमि साधु एव अहं युद्धं कर्तुम् अशक्तः अस्मि योद्धुम् इत्यस्मिन् स्थाने युद्धं कर्तुम् इत्यपि साधु योद्धुम् अशक्तः अस्मि तदपि वक्तुं शक्यते किल योद्धुम् अशक्तः अस्मि उत्तमम् अहं योद्धुम् अशक्तः अस्मि सन्धिकार्यं कृत्वा वदामश्चेत् अहं योद्धुम् अशक्तोऽस्मि साधारणतया श्लोकेषु तथा दृश्यते योद्धुम् अशक्तोऽस्मि इति अर्जुनः वदति अर्जुनः एव कर्ता इति अत्र वक्तव्यः साधु भगिनी अग्रे सरेम इदानीं दर्शना भगिनी भवती करोतु अस्तु तृतीयं किल तृतीयं वाक्यं किल युद्धे शत्रून् जय समृद्धं राज्यं भुङ्क्ष्व युद्धे शत्रून् जित्वा समृद्धं राज्यं भुङ्क्ष्व उत्तमम् अत्र जय इति लिखितम् अस्ति कीदृशं पदं जय लोट्लकारः लोट्लकारः मध्यमपुरुषः एकवचनं महोदय भवान् स्मारयति वा नवरूपाणि आम् जय जयतात् जयतां जयन्तु सोरि जयतु जयतां जयतु जयतां जयन्तु देन् जय जयतं जयत जयानि जयाव जयाम एवं लोट् रूपाणि भवन्ति अत्र जय इति लिखितम् अस्ति यद्यपि त्वम् इति न लिखितं तथापि वयम् अवगन्तुं शक्नुमः तदेव संस्कृतभाषायां सौलभ्यम् अस्ति मध्यमपुरुष एकवचन कर्तृपदं युद्धे शत्रून् जय समृद्धं राज्यं भुङ्क्ष्व दर्शना भगिनी शत्रुशब्दस्य रूपाणि द्वितीयापर्यन्तं वदतु शत्रुः शत्रू शत्रून् द्वितीय क्षम्यतां शत्रुः शत्रु शत्रवः शत्रुं शत्रु शत्रून् उत्तमं राज्ञः भावः राज्यं तत्र तद्धित प्रत्ययः अस्ति समृद्धम् इत्यस्मिन् प्रसङ्गे गते वर्गे चर्चितमासीत् सम् उपसर्गपूर्वकः रुध् इति धातुः अस्ति रुद्ध धातोः क्तान्तरूपं रुद्ध इति प्रातिपदिकम् अस्ति समृद्धं तत्र वृद्ध धातुः नास्ति रुद्ध इति धातुः अस्ति भुङ्क्ष्व इति लिखितम् अस्ति तत् किं भुङ्क्ष्व अपि लोट्लकार एव लोट्लकारस्य एकवचनं मध्यमपुरुष उत्तमम् आत्मनेपदरूपं भवान् स्मरयति वा रूपाणि एकवारं भुङ्क्ष्व वा भुङ्क्ते भुञ्जाते भुञ्जते भुङ्क्ष्व न भुङ्क्ते भुञ्जाते भुञ्जते इत्यादीनि रूपाणि लट् रूपाणि ओ ओके ओके लोट् रूपाणि वा ओके भुङ्क्तां भुञ्जेतां भुञ्जन्तां भुङ्क्ष्व भुञ्जेतां महोदय तत्र किञ्चित् काठिन्यमस्ति अहं वदामि भुङ्क्तां भुञ्जातां भुञ्जतां भुङ्क्ष्व भुञ्जाथां भुङ्ध्वं भुनजै भुनजावहै भुनजामहै अत्र काठिन्यमस्ति अयं धातुः उभयपदी धातुः अपि च रुधादिगणे अस्ति रुधादिगणे अस्ति इति कारणतः किञ्चित् काठिन्यम् अस्ति रूपसाधनवेलायां भुङ्क्ष्व इति रूपं दत्तमस्ति मध्यमपुरुष एकवचनरूपं नुमागमः भवति किल अत्र रुधादिगणीयधातुषु रुधादिभ्यः श्नम् इति सूत्रेण श्नम् इति विकरणप्रत्ययः आयाति किन्तु सः विकरणप्रत्ययः धातोः मध्ये आगत्य उपविशति श्नम् इति प्रत्ययः मित् प्रत्ययः अस्ति मित् अस्ति इति कारणतः अन्तिम अचुवर्णस्य अनन्तरम् आयाति साधारणतया विकरणप्रत्ययः इति धातु तिङ्प्रत्ययोः मध्ये आयाति साधारणतया किन्तु रुधादिगणीयधातुषु विशिष्टा स्थितिः अस्ति इत्युक्ते धातोः मध्ये एव आगत्य उपविशति विकरणप्रत्ययस्य भागः श्नम् इत्यत्र मकारः इत्संज्ञकः शकारः इत्संज्ञकः तत्र न एव शिष्यते सः न धातोः मध्ये एव आगत्य उपविशति इति वैशिष्ट्यम् अस्ति रुधादिगणीयधातूनां प्रसङ्गे. औपदेशिकुञ्ज् इति इत्यस्य औपदेशिकधातुः किम्? लौकिकधातुः तु भुज्. औपदेशिकधातुः भवितव्यं किल, इदि तु धातुः भवितव्यं किल, भुजिम् इति भवितव्यं किल? न, तथा नास्ति. तदेव अहं वदन्ती अस्मि, धातुः भुज् अस्ति. औपदेशिकधातोः रूपं कथमस्ति इति पृष्टवान्. भुजौ इति लिखितमस्ति पालनाभ्यवहारयोः इत्यस्मिन् अर्थे भुजौ. अयं धातुः इदित् नास्ति. इदित् धातुः अस्ति चेत् भुञ्ज् भवति. जकारोत्तरवर्ती इकारः अनुनासिकः अस्ति चेदेव उपदेशजनुनासिकी इति इत्यनेन इति संज्ञकः भूत्वा इदितोनुं धातोः इति सूत्रेण नुमागमः भवितुमर्हति. किन्तु अस्मिन् धातौ तादृशी स्थितिः नास्ति. धातुः इदित् नास्ति. अत्र अनुनासिक अकारः अस्ति, सः अनुनासिक अकारः इत् संज्ञकः. तदर्थं तस्य लोपः भवति. लौकिकधातुः भुज् अस्ति. किन्तु अत्र नकारः कुतः आगतः इत्युक्ते विकरणप्रत्ययस्य भागः एव अत्र नकारः दृश्यते. धातुः तु इदित् नास्ति. विशेषचिन्तनमस्ति. अहं पूर्वमपि बहुवारम् उक्तवती, भुज् धातुः पालनाभ्यवहारयोः, तस्य अर्थः पालनार्थे भवति, अभ्यवहारार्थे भवति, इत्युक्ते भक्षणार्थे अपि भवति. अस्य धातोः प्रसङ्गे एव एकं विशिष्टं सूत्रमस्ति, भुजो नवने इति सूत्रमस्ति. भक्षणार्थे आत्मनेपदिरूपं वक्तव्यं, पालनार्थे परस्मैपदिरूपं वक्तव्यं. परस्मैपदिरूपं भुनक्ति, आत्मनेपदिरूपं भुङ्क्ते. रूपसाधनवेलायां किञ्चित् काठिन्यमस्ति एव. दर्शना भगिनी भवती वदतु. आं तर्हि रिवर्स् करणीयं भगिनि. युद्धे समृद्धं राज्यं भुङ्क्त्वा, भुङ्क्ष्वा इति लोट्लकाररूपं खलु. तर्हि अत्र चिन्तनं किं भवेत्? लौकिकधातुः अस्ति भुज्. यः नकारः आगतः सः नकारः परसवर्णः अभवत्. इत्युक्ते आदौ नकारः आयाति, नकारस्य स्थाने अनुस्वारः आयाति, पश्चात् परसवर्णादेशः भूत्वा भुङ्क्ष्व इति रूपं सिद्ध्यति. एतत् सर्वं सार्वधातुकलकारेषु एव भवति. लोट्लकारः सार्वधातुकलकारः, श्नम् विकरणप्रत्ययः सार्वधातुकलकारेषु एव आयाति. गणनिमित्तिकविकरणप्रत्ययः सार्वधातुकलकारेषु एव आयाति. रुधादिभ्यः श्नम् इति सूत्रेण कार्यं सार्वधातुकलकारेषु एव भवति. किन्तु क्त्वान्तरूपं वक्तुमिच्छामश्चेत्, क्त्वान्तरूपं साधयितुमिच्छामश्चेत्, क्त्वाप्रत्ययः आर्धधातुकप्रत्ययः. आर्धधातुकरूपसाधनवेलायां गणविकरणप्रत्ययानां चिन्तनम् अनावश्यकं. गणविकरणचिन्तनम् अनावश्यकम् आर्धधातुकरूपसिद्धौ. इत्यतः भुज् इति धातुं स्वीकुर्मः. तत्र रुधादिभ्यः श्नम् इति सूत्रं कार्यं न करोति. केवलं भुज् धातुतः क्त्वाप्रत्ययं योजयामः. भुक्त्वा, अस्तु. तत्र सन्धिकार्याणि सन्ति इति तु अन्या वार्ता. भुज् धातुतः भुक्त्वा इति रूपं कथं सिद्ध्यति इति तु अन्या वार्ता. तत्र गणविकरणप्रत्ययः न आयाति, तदर्थं नकारः न आयाति. तत् चिन्तनमस्ति. वदतु. अस्तु भगिनी, धन्यवादः. अर्जुनः विश्वरूपं पश्यति, भीतः भवति. वदतु. लघु सन्देहः अत्र. भुज् धातोः भुजति, भुजतः, भुजन्ति इति इत्यपि लिखितम् अस्ति. तत् किम् अन्यत् धातुः वा? अन्यधातुः. भुजकौटिल्ये इत्यस्मिन् अर्थे अपि धातुः अस्ति. एकः एव धातुः बहुषु गणेषु भवितुमर्हति, किन्तु भिन्न अर्थेषु. उदाहरणार्थं विद्युद्धातुः बहुषु गणेषु अस्ति. विद्युद्धातुः सत्तायाम् इत्यस्मिन् अर्थे विद्यते इति रूपम् अस्ति. विद्युद्धातुः तुदादिगणे अस्ति चेत् विन्दति, प्राप्नोति इत्यस्मिन् अर्थे तुदादिगणे विद्युद्धातुः अस्ति. विद्युद्धातुः अदादिगणे अपि अस्ति, किन्तु तत्र ज्ञाने इत्यस्मिन् अर्थे विद्युद्धातुः अस्ति. तत्र रूपं वेत्ति. अन्ततो गत्वा विद्युद्धातोः त्रीणि रूपाणि विद्यते, विन्दति, वेत्ति इत्यादीनि रूपाणि सन्ति. विद्युद्धातुः भिन्नेषु गणेषु भिन्न अर्थेषु अस्ति. एवमेव भुज् धातुः अपि. आं भगिनि. जी धातोः रूपं जयति अस्ति, जी धातुतः जित्वा कथं साधयामः वदतु महोदय भवान् एव वदतु अहं मम रिविजन् न अभवत् जी धातुः जी जी योगे त्वा जी योगे त्वा जी इति वादिगणीयधातुः इति कृत्वा एवं प्रसक्तिः अस्ति इगन्तधातुः इति कारणतः गुणस्य प्रसक्तिः अस्ति एवं त्वा प्रत्ययः आर्धधातुकप्रत्ययः इति कारणेन तस्य ओके कित् भवति किल कित् धातोः गुण निषेधः भवति किल कित् प्रत्ययः इति कारणेन तस्य गुणनिषेधकः प्रत्ययः इति कारणेन जी जै न भवितुम् अर्हति गुणः भवितुं न अर्हति इति कारणेन जी योगे त्वा ककारस्य लशक्वतदिते इति सूत्रेण ककारस्य इत्संज्ञा भूत्वा लोपः भवति इति कारणेन सः त्वा प्रत्ययः कित् प्रत्ययः इति कारणेन गुणनिषेधकः प्रत्ययः एवं जी योगे त्वा जित्वा इति अन्तिमं रूपं सिद्ध्यति तदेव भगिनि अत्र केवलं वर्णमेलनमेव अस्ति भगिनि वदतु जी धातु दीर्घ अस्ति किल ह्रस्वः एव किमपि कार्यं नास्ति जी धातुतः क्त्वा प्रत्ययं योजयामः क्त्वा इत्यत्र ककारः इत्संज्ञकः अनुबन्धवर्णानां लोपकार्यानन्तरं जी योगः त्वा जित्वा यथा महोदयेन उक्तं जी धातुः ईगन्तधातुः धातोः परं भिन्नप्रत्ययः अस्ति चेत् तत्र गुणकार्यं भवितुमर्हति किन्तु अत्र क्त्वा प्रत्ययः कित् अस्ति धातोः परं कित् प्रत्ययः अस्ति चेत् गुणनिषेधः भवति क्निति च सूत्रेण तदर्थं जी योगः त्वा जित्वा तावदेव किन्तु जयति इत्यत्र धातौ आनुकूल्यम् अस्ति गुणकार्यं भवितुम् अपि च भुवादिगणे अस्ति भुवादिगणे शपायाति इत्यतः गुणकार्यं भूत्वा जी जे भवति पश्चात् एचोयवायावः सन्धिकार्यं भूत्वा जयति जयतु इत्यादीनि रूपाणि सार्वधातुकलकारेषु द्रष्टुं शक्नुमः किन्तु क्त्वा प्रत्ययान्तरूपं जित्वा अग्रे वदतु अर्जुनः विश्वरूपं दृष्ट्वा भीतः भवति भीतः भूत्वा अर्जुनः विश्वरूपं पश्यति अर्जुनः विश्वरूपं दृष्ट्वा भीतः भवति अर्जुनः भीतः भूत्वा अर्जुनः विश्वरूपं दृष्ट्वा भीतः भवति अर्जुनः भीतः भूत्वा विश्वरूपं पश्यति तादृशं न भवितुम् अर्हति किल नैव किमर्थं किमर्थम् व्याकरणे अभवत् नैव व्याकरणे भवितुम् अर्हति परन्तु सः भीतः एव आसीत् किल तदर्थमेव अहं पलायनं करोमि इति उक्त किम् इति उक्तवान् विश्वरूपस्य भीतिः तदनन्तरं विश्वरूपस्य परन्तु भीतः नैव नैव केन कारणेन इति तु न मुख्यं भीतः एव आसीत् भीतः भूत्वा एव सः विश्वरूपं दृष्टवान् नैव भीतः भगिनी भवती वदतु भीतः इति कीदृशं पदं तप् तप्रत्ययः अस्ति भी धातोः रूपमेव भीत तत्र प्रातिपदिकमस्ति भीत किन्तु त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति अर्जुनः भीतः अर्जुनः भीतः भूत्वा विश्वरूपं पश्यति इति अपि वक्तुं शक्यते केवलम् अभ्यासार्थं विश्वरूपम् इति कर्मपदमस्ति समस्तपदमस्ति इत्यतः विग्रहवाक्यं वक्तव्यं महोदय वदतु विश्वं च तद् रूपं च इति विश्वस्य रूपं प्रायः न भवितुम् अर्हति मम चिन्तनं विश्वं च तद् रूपं च विश्वरूपं न रोहिणी भगिनी भवती वक्तुमिच्छति वा? न भगिनी, मम संशयः अस्ति तत्र. प्रथमाविभक्ति एकवचनरूपमस्ति विश्वरूपः, कृष्णः विश्वरूपः. विग्रहवाक्यं कथं वक्तव्यं? विश्वं एव रूपं यस्य सः. विश्वरूपः दृशिधातुः सकर्मकधातुः, अतः विश्वरूपं पश्यति. विश्वम् एव रूपं यस्य सः, तत्र बहुव्रीहिसमासः अस्ति. अर्जुनः विश्वरूपं पश्यति, पश्चात् भीतः भवति. कर्मपदं भवति, कर्मपदं भवति किल विश्वरूपम् इति. कर्मपदं, कर्मपदं. नपुंसकलिङ्गं नास्ति, एतत् पुल्लिङ्गमेव अस्ति किल. तत्र किं वक्तव्यं? साधारणतया बहुव्रीहिसमासयुक्तपदेषु लिङ्गपरिवर्तनं दृश्यते. रूपम् इति यद्यपि नपुंसकलिङ्गं, रूपं रूपे रूपाणि, किन्तु अस्मिन् समस्तपदे बहुव्रीहिसमासः अस्ति इत्यतः पुंलिङ्गपदं सिध्यति. विश्वरूपः इति पुंलिङ्गपदम् अस्ति. विश्वम् एव रूपं यस्य सः, यस्य रूपं विश्वमेव. अपि च अर्जुनस्य विशेषणमेव भीतः इति. क्तान्तपदानि कुत्रचित् कर्तृपदस्य विशेषणानि भवितुमर्हन्ति. भगिनी एक संशयः, भीतः अर्जुनः विश्वरूपं पश्यति तादृशमपि कथितुं शक्यते किल? भीतः अर्जुनः विश्वरूपं पश्यति. आम्, भिन्नरीत्या वक्तुमिच्छामश्चेत्, भिन्नरीत्या वक्तुम् इच्छति चेत् तादृशम्. अर्जुनः भीतः भूत्वा विश्वरूपं पश्यति. भीतः इति क्तान्तरूपम् अस्ति अर्जुनस्य विशेषणम्. क्तवत् प्रत्ययान्तरूपाणि कर्तृपदस्य विशेषणानि भवन्ति, किन्तु क्तान्तरूपाणां प्रसङ्गे विशेषचिन्तनमस्ति. इत्युक्ते क्तान्तपदानि कुत्रचित् कर्तृपदस्य विशेषणानि भवन्ति, कुत्रचित् कर्मपदस्य विशेषणानि भवन्ति. क्तान्तरूपाणां प्रसङ्गे विशेषचिन्तनमस्ति. धातुः कीदृशः इति अपि द्रष्टव्यम्. अकर्मकधातूनां प्रसङ्गे, गत्यर्थकधातूनां प्रसङ्गे, श्लिषादीनां प्रसङ्गे, कर्तरिप्रयोगे अपि क्तान्तरूपं भवितुमर्हति. किमर्थम् अर्जुनस्य विशेषणं क्तान्तपदं कर्तृपदस्य विशेषणं किमर्थं भवति इति प्रश्नः उदेति. किमर्थं चेत् भीधातुः अकर्मकधातुः. अकर्मकधातूनां प्रसङ्गे, गत्यर्थकधातूनां प्रसङ्गे, श्लिषादिधातूनां प्रसङ्गे क्तान्तरूपं कर्तरिप्रयोगे अपि भवितुमर्हति. भीधातुः अकर्मकधातुः इत्यतः अर्जुनः भीतः इति वाक्यं सिध्यति. भीधातोः लटिरूपं किं भवति? बिभेति. दर्शनभगिनी अग्रे वदतु. कृष्णः अर्जुनाय दिव्यं चक्षुः ददाति, विश्वरूपं दर्शयति. कृष्णः अर्जुनाय दिव्यं चक्षुः दत्त्वा विश्वरूपं दर्शयति. अर्जुनाय चतुर्थीरूपं किमर्थम्? तत्र दाधातुः अस्ति तदर्थम्. उत्तमम्. चतुर्थी सम्प्रदाने इति सूत्रेण सम्प्रदानकारकम् अस्ति इति कारणतः चतुर्थी विभक्तिः भवति. अर्जुनाय ददाति, किं ददाति? दिव्यं चक्षुः. अत्र दिव्यम् इति नपुंसकलिङ्गरूपं किमर्थमस्ति? चक्षुः अपि यद् लिङ्गं यच्च वचनं, चक्षुः विशेष्य अस्ति दिव्यं विशेषणम्. चक्षुः, महोदय वदतु प्रातिपदिकं किम्? चक्षुः, चक्षुषी, चक्षूंषी. प्रातिपदिकं किम्? सकारान्तप्रातिपदिकं चक्षुस् शब्दः. चक्षुस् इति प्रातिपदिकं भवति मनसि वा. चक्षुः, चक्षुषी, चक्षूंषी इति रूपाणि भवन्ति. चक्षुस् सकारान्तपदं, नपुंसकलिङ्गपदम्. मनः शब्दवत् इति न वदामः, धनुः शब्दवत् रूपाणि भवन्ति. तत्र सादृश्यमस्ति. चक्षुस् इति सकारान्तप्रातिपदिकमस्ति, किन्तु प्रथमाविभक्ति द्वितीयाविभक्तिरूपाणि एकवारं वदतु. चक्षुः, चक्षुषी, चक्षूंषी मूर्धन्यशकारः भवति. नपुंसकलिङ्गपदमस्ति इत्यतः चक्षुः चक्षुषी चक्षूंषी, चक्षुः चक्षुषी चक्षूंषि एवं द्वितीयापर्यन्तं रूपाणि समानानि भवन्ति. सकारान्तप्रातिपदिकं दन्त्यसकारः प्रातिपदिके अस्ति, किन्तु रूपं पश्यामश्चेत् षत्वं श्रूयते, मूर्धन्यषकारः श्रूयते. किमर्थम् इति प्रश्ने सति षत्वस्य कृते विशिष्टानि सूत्राणि सन्ति. न केवलम् आदेशप्रत्ययोः, एकम् अन्यत् सूत्रमपि तत्र आवश्यकं. नुम् विसर्जनीय शर् व्यवायेपि इति सूत्रमागत्य कार्यं करोति. इत्यतः अपदान्तसकारस्य षत्वं भवति. चक्षूंषि इति रूपं सिद्ध्यति. एवमेव चक्षुषा इति तृतीयाविभक्तिरूपं, चक्षुषे इति चतुर्थीरूपं, पञ्चमी रूपं चक्षुषः इति रूपाणि भवन्ति. बहुत्र अस्मिन् पदे मूर्धन्यषकारः दृश्यते बहुषु स्थलेषु. भवान् वक्तुमिच्छति वा रूपाणि? चक्षुः चक्षुषी चक्षूंषि, चक्षुः चक्षुषी चक्षूंषि, चक्षुषा चक्षुभ्यां चक्षुभिः चक्षुर्भिः. आम् आम् भगिनि, एक मिस्टेक् अभवत्. चक्षुषा चक्षुर्भ्यां चक्षुर्भिः चक्षुभिः वा चक्षुर्भिः वा चक्षुर्भिः, चक्षुषे चक्षुर्भ्यां चक्षुर्भ्यः, चक्षुषः चक्षुर्भ्यां चक्षुर्भ्यः, चक्षुषः चक्षुषोः चक्षूणां, चक्षुषि चक्षुषोः चक्षुषु वा षु वा षु एव. षष्टिविभक्ति बहुवचनमस्ति, चक्षुषां रामाणाम् इव न भवति, तत्र भिन्नं कार्यमस्ति. चक्षुषाम् इत्यत्र भिन्नं कार्यमस्ति. उदाहरणार्थं धनुष् इति प्रातिपदिकमस्ति, शब्दस्य रूपाणि यथा भवन्ति तथा एव चक्षुष् इति सकारान्तप्रातिपदिकमस्ति. बहुषु स्थलेषु मूर्धन्यषकारः दृश्यते. षष्टि बहुवचनरूपं चक्षुषां धनुषाम् इव. अपि च सप्तमी विभक्ति बहुवचनरूपं पश्यामश्चेत् तत्र रूपद्वयं सिद्ध्यति. चक्षुः षु एकं रूपं, चक्षुष्यु इति अन्यत् रूपं. सप्तमी बहुवचनरूपं तत्र रूपद्वयं सिद्ध्यति. चक्षुषु एकं रूपं, चक्षुः षु विसर्गसहितं रूपम् एकमस्ति, विसर्गरहितं रूपं षकारद्वयं लेखनीयम् इति तत्र स्थितिः अस्ति. ददाति इत्यत्र किं भवति वदतु? द्वित्वं, द्वित्वं. दर्शना भगिनी भवती वक्तुमिच्छति वा वदतु? नैव भगिनि, अहं न कर्तुं शक्नोमि. चिन्ता मास्तु महोदय, भवान् वदतु. दधातोः एतत् किं विकरणप्रत्ययः लुक् विकरणप्रत्ययः द्वित्वं भवति इति कारणेन प्रथमं दधाति इति रूपं सिद्ध्यति. तदनन्तरं ह्रस्वः ह्रस्वः इति सूत्रेण ददाति इति भवति. तदनन्तरं प्रथमं ददाति इति द्वित्वं भवति, तदनन्तरं ह्रस्वः इति सूत्रेण प्रथम ददाति इति भवति. साधु महोदय, आदौ धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यं. किमर्थं? वयं लट्लकाररूपं साधयितुमिच्छामः. ददाति इति रूपं साधयितुमिच्छामः. लट्लकारः सार्वधातुकलकारः, अतः सः धातुः कस्मिन् गणे अस्ति इति आदौ द्रष्टव्यं. दधातुः जुहोत्यादिगणे अस्ति, अतः जुहोत्यादिभ्यः श्लुः इति सूत्रेण शपः श्लु भवति. श्लु इति विशिष्टं कार्यं, न केवलं लोपकार्यं. लोपकार्यस्य अनन्तरं द्वित्वकार्यमपि भवति. अदादिगणे शपः लुक् भवति, किन्तु जुहोत्यादिगणे शपः श्लू भवति. श्लू इति कथनेन भिन्नप्रकारककार्याणि भवन्ति इति अर्थः. श्लू इति पदेन शपः लुक् भवति, तत्र द्वित्वकार्यं भवति जुहोत्यादिगणे. दा इत्यस्य रूपं द्वित्वं भूत्वा दादा भवति. पश्चात् ह्रस्वः इति सूत्रेण अभ्यासशब्दस्य ह्रस्वत्वं. द्वित्वं भवति चेत् द्वित्वकार्यानन्तरं यत् सर्वं रूपम् अस्ति तस्य अभ्यस्तसंज्ञा भवति, किन्तु पूर्वशब्दस्य अभ्याससंज्ञा भवति. अभ्यासस्य ह्रस्वत्वम् इति वक्तव्यं. ह्रस्वः इति सूत्रेण अभ्यासस्य ह्रस्वत्वं. दादा इत्यत्र पूर्व दा इति शब्दः अस्ति खलु, तस्य ह्रस्वत्वं भवति ह्रस्वः इति सूत्रेण. तेन ददा इति रूपं सिद्ध्यति. तिप् इति अन्ते प्रत्ययः अस्ति, तत्र ति इति योजयामः। आहत्य ददाति इति रूपं सिद्ध्यति। सूर्यकुमारी भगिनी भवती वदतु, दर्शयति इति रूपं दत्तमस्ति, दर्शयति इति लट्लकाररूपम् अस्ति, तस्य नवरूपाणि वदतु। दर्शयति, दर्शयतः, दर्शयन्ति, दर्शय, दर्शयः, दर्शय, दर्शयतां, दर्शयतां, दर्शयतः, दर्शयतः, दर्शयामि, दर्शावः, दर्शयामः। पुनः एकवारं वदतु लटि रूपाणि। दर्शयति, दर्शयतः, दर्शयन्ति, मध्यमपुरुष, दर्शयसि वा। उत्तमं। भूमा भगिनी वदतु नवरूपाणि। दर्शयति, दर्शयतः, दर्शयन्ति, दर्शयसि, दर्शयथः, दर्शयथ, दर्शयामि, दर्शयामः। उत्तमम्। एवं रूपाणि भवन्ति, लट् रूपाणि भिन्नानि, लोट् रूपाणि भिन्नानि, द्वयोर्मध्ये भ्रमः मास्तु। दर्शयति इति णिजन्तरूपमस्ति, णिजन्तरूपमस्ति इति कारणतः तत्र एकं विशिष्टं सूत्रमस्ति, णिचश्च इति सूत्रेण आत्मनेपदिरूपमपि सिद्ध्यति, दर्शयते इति रूपमपि सिद्ध्यति तत्र, णिचश्च इति सूत्रेण आत्मनेपदप्रत्ययाः अपि भवितुमर्हन्ति। कर्तृभिप्राये क्रियाफले आत्मनेपदप्रत्ययाः कथम् आयान्ति, कुत्र आयान्ति इति प्रश्ने सति कर्तृभिप्राये क्रियाफले आत्मनेपदप्रत्ययाः विहिताः भवन्ति इत्यतः दर्शयते इति रूपमपि अस्ति। दृश् धातोः सन्नन्तरूपं सन् प्रत्ययस्य योजनेन दिदृक्षते इति रूपं सिद्ध्यति। सन्नन्तरूपाणि विशिष्टानि खलु, सन्नन्तरूपं दिदृक्षते, तत्रापि द्वित्वं भवति। दिदृक्षुः अपि भवति किल, दिदृक्षुः भवति, दिदृक्षा अपि भवति, अपि च यङ्गन्तरूपेषु अपि द्वित्वं भवति। यङ्गन्तरूपेषु द्वित्वं भवति चेत् दरीदृश्यते इति रूपं भवति यङ्गन्तरूपम्। यङ्गन्तरूपेषु सन्नन्तरूपेषु सन्यङ्गोः इति सूत्रेण द्वित्वकार्यं भवति इति वयं पठितवन्तः। अग्रे सरेम। सूर्यकुमारी भगिनी वदतु। धृतराष्ट्रः सञ्जयं पृच्छति, युद्धविवरणं जानाति। धृतराष्ट्रः सञ्जयं पृष्ट्वा युद्धविवरणं जानाति। धृतराष्ट्रः, महोदय भवान् वदतु विग्रहवाक्यं किम्। विग्रहवाक्यं धृतं राष्ट्रं येन सह, धृतराष्ट्रः। उत्तमं। धृतं राष्ट्रं येन सह बहुव्रीहिसमासः अस्ति। त्रिनेत्रः इति पदमस्ति, विग्रहवाक्यं किं भवति। त्रीणि नेत्राणि यस्य सह। उत्तमं। पीताम्बरः, पीतम् अम्बरं यस्य सह। उत्तमम्। एतेषु पदेषु बहुव्रीहिसमासः अस्ति, एवमेव धृतराष्ट्रः इत्यस्मिन् पदे बहुव्रीहिसमासः अस्ति। राष्ट्रम् इति नपुंसकलिङ्गपदमस्ति, धृतराष्ट्रः इति पुंलिङ्गशब्दः खलु, अत्र बहुव्रीहिसमासः अस्ति इत्यतः पुंलिङ्गपदं भवति। धृतं राष्ट्रं येन सह इति विग्रहवाक्यं भवति। धृतराष्ट्रः सञ्जयं पृच्छति, किं पृच्छति भगिनी वदतु। युद्धविवरणं जानाति। सञ्जयः कः। सञ्जयः धृतराष्ट्र, धृतराष्ट्रं युद्धविवरणं दिव्यदृष्ट्या वदति। मम प्रश्नः अस्ति, सञ्जयः कः। न, धृतराष्ट्रस्य सारथि। उत्तमम्। धृतराष्ट्रस्य सारथेः नाम एव सञ्जयः खलु। वयं जानीमः खलु जी धातोः रूपमेव जयः, तस्मात् पूर्वं सम् इति उपसर्गस्य योजनेन सं योगः जी योगः अच् प्रत्ययस्य योजनेन सञ्जयः इति रूपं। सञ्जयः किं कृतवान् युद्धप्रसङ्गे। स दिव्यचक्षुषा युद्धं पश्यति तत् युद्धस्य विवरणं धृतराष्ट्रं वदति. महाभारतयुद्धसमये सञ्जयः धृतराष्ट्रं युद्धवार्ताः श्रावितवान् इति णिजन्तरूपं भवति. पृष्ट्वा इति उक्तवती खलु, पृष्ट्वा इत्यत्र किं भवति वदतु. पृच्छति आदेश दातु अस्ति. पृच्छि धातु भगिनि, प्रच्छिधातुः सम्प्रसारणं भूत्वा पृच् भवति. तदनन्तरं चकारः, चिन्ता मास्तु भगिनि, धातुः अस्ति प्रच्. प्रच् इत्यत्र रेफः अस्ति, किन्तु सम्प्रसारणं भूत्वा पृच् भवति. इत्युक्ते रेफस्य स्थाने रोकारः आयाति. सम्प्रसारणं कार्यं यण्सन्धेः विपरीतं कार्यं खलु, अतः रेफस्य स्थाने रुकारः आयाति. पश्चात् विशिष्टसूत्रेण षत्वं भवति. भ्रश्च भ्रश्च सृज मृजयज राजभ्राज छशांशः सूत्रेण षत्वं भवति. षत्वात् अनन्तरं ष्टुत्वं, ष्टुनाष्टुः सूत्रेण ष्टुत्वं भूत्वा पृष्ट्वा इति रूपं सिद्ध्यति. सम्प्रसारणकार्यं कदा भवति इति प्रश्नः उदेति. सम्प्रसारणकार्यं कित् निति प्रत्यये परे एव भवति. अत्र कित् प्रत्ययः कः? क्त्वा प्रत्ययः. सम्प्रसारणकार्यं भवितुं धातोः परं कित् प्रत्ययः अथवा नित् प्रत्ययः स्यात्. तादृशं निमित्तम् अस्ति चेदेव सम्प्रसारणकार्यं भवितुम् अर्हति. तदर्थमेव पृष्ट्वा इति रूपं भवति. प्रच् धातोः रूपं पृष्ट्वा इति भवति. पृष्टवान्, पृष्टः इत्युक्ते क्त्वान्तरूपेषु, क्तवतुरूपेषु, क्तिन् प्रत्यान्तरूपेषु कित्वात् सम्प्रसारणम्. किन्तु तुमन्नन्तं रूपं पश्यामश्चेत् प्रष्टुं, प्रष्टुम् इति रूपं सिद्ध्यति. किमर्थं तथा इत्युक्ते तुमन् प्रत्ययः कित् नास्ति. कित् नास्ति इत्यतः सम्प्रसारणं न भवति. अतः प्रष्टुम्, अहं प्रष्टुमिच्छामि इति वक्तव्यं. किन्तु पृष्ट्वा, पृष्टवान्, पृष्टः इत्यादिषु रूपेषु सम्प्रसारणं दृश्यते इति वार्ता. अपि च जानाति वदतु. जानाति ज्ञाधातुः आदेश जा जनो जा सूत्रेण जा भवति. जानाति स्नु स्ना विकरणप्रत्यय चेत् जानाति भवति. उत्तम. ज्ञाधातुः क्रियादिगणे अस्ति, इत्युक्ते नवमः गणः क्रियादिगणः. क्रियादिभ्यः श्ना इति सूत्रम् अस्ति. लट्लकाररूपं साधयामः. सार्वधातुकलकारः लट्लकारः, अतः धातुः कस्मिन् गणे अस्ति इति आदौ द्रष्टव्यं. नवमे गणे अस्ति. नवमे गणे अस्ति इति कारणतः क्रियादिभ्यः श्ना इति सूत्रेण श्ना इति विकरणप्रत्ययः आयाति. ज्ञायोगः श्नायोगः ति इति स्थितिः अस्ति. भगिन्या उक्तं ज्ञा जनोर्जा इति सूत्रेण ज्ञाधातोः प्रसङ्गे जनीधातोः प्रसङ्गे जा आदेशः भवति. अतः एव जानाति इति रूपं सिद्ध्यति. श्ना इत्यत्र शकारः इति संज्ञकः. ना एव अवशिष्यते. विकरणप्रत्ययस्य अवशिष्टभागः ना अस्ति. अतः जानाति. जन् धातोः प्रसङ्गे अपि इदमेव कार्यं करोति. जायते इति रूपं भवति. जन् धातोः लटीरूपं जायते. तत्र धातुः जन् अस्ति, किन्तु किमर्थं जायते इति रूपं? तत्रापि जा आदेशः भवति अनेन सूत्रेण, ज्ञा जनोर्जा इति सूत्रेण. अग्रे वदतु. भगिनि, सः ईश्वरं जानाति, शान्तिं प्राप्नोति. सः ईश्वरं ज्ञात्वा शान्तिं प्राप्नोति. ज्ञात्वा रूपं कथं साधयामः? ज्ञायोग ज्ञाधातु योगः क्त्वा ज्ञात्वा वर्णमेलनमेव प्राप्नोति इति रूपं दत्तमस्ति. तत्र ल्यबन्तरूपं किं भवति? ल्यबन्तरूपं प्राप्य उत्तमम्. आप् धातुः अस्ति, आप् धातोः क्त्वान्तरूपम् आप्त्वा, आप् धातोः क्त्वान्तरूपम्. किन्तु अत्र प्रा उपसर्गः अस्ति इति कारणतः ल्यबन्तरूपं सिद्ध्यति. प्रायोगः आप्योगः ल्यप् इति स्थितिः, प्राप्य इति रूपं भवति. इदानीं विपरीतक्रमेण वाक्यं पूरयतु. सः ईश्वरं जानाति, शान्तिं प्राप्नोति. शान्तिं प्राप्य सः ईश्वरं जानाति. अत्र क्रियाद्वयमस्ति, जानाति प्राप्नोति इति क्रियाद्वयमस्ति. अतः पूर्वकालिकी क्रियायाः क्त्वा प्रत्ययः इति एव साधु. पूर्वकालिकी क्रियायाः क्त्वा प्रत्ययः इति स्मर्तव्यः अंशः. ईश्वरं ज्ञात्वा शान्तिं प्राप्नोति. शान्तिः इति पदमस्ति, क्तिन् प्रत्ययान्तपदमस्ति. शान्तिः आप् धातुः सकर्मकः, अतः कर्मपदं स्वीकरोति. शान्तिम् इति कर्मपदमस्ति, शान्तिः इति क्तिन् प्रत्ययान्तपदमस्ति. शम् धातोः रूपमेव क्तिन् प्रत्ययान्तरूपं शान्तिः. तत्र एकं विशिष्टं सूत्रमस्ति, अनुनासिकस्य क्वि झलोः क्निति. अनुनासिकस्य क्वि झलोः क्निति इत्युक्ते झलादिकित् प्रत्यये परे अङ्गस्य दीर्घादेशः, तेन शम् इत्यस्य रूपं शां भवति. शाम् इत्यत्र मकारः अस्ति अन्ते, तदा किं भवति वदतु? शां योगः ति. सन्धिकार्याणि वदतु. शां योगः ति एरनुनासिको अनुनास नो तत्र भवति किल, अनन्तरं चरणनाशिको न नो अननास् अनुस्वारस्य ये परसवर्णः भवति. उत्तमं. शान्तिः इति क्तिन् प्रत्ययान्तपदमस्ति, धातुः अस्ति, शम् अस्ति. शम् धातुतः क्तिन् प्रत्ययं योजयामः. तत्र विशिष्टं सूत्रम् आगत्य अङ्गस्य दीर्घादेशं करोति. अनुनासिकस्य क्रीझलोः क्निति इति सूत्रेण अङ्गस्य दीर्घादेशः. झलादिकित् प्रत्ययः क्तिन् प्रत्ययः. सूत्रे अन्य शब्दः अस्ति अनुनासिक. अनुनासिकस्य क्वि झलोः क्निति स्त्री क्वि. इदं सूत्रम् अन्यत्रापि कार्यं करोति इति विषयः. क्विप्रत्ययान्तशब्दानां प्रसङ्गे अपि इदं सूत्रं कार्यं करोति. अत्र वार्ता का? शान्तिः इत्यत्र झलादिकित् प्रत्ययः अस्ति. कित् प्रत्ययस्य आदिमवर्णः झल् प्रत्याहारस्थवर्णः अस्ति इत्यतः अङ्गस्य दीर्घादेशः भूत्वा शां भवति. शाम् इत्यत्र मकारः अस्ति, मकारः आदौ अनुस्वारः भवति. नश्चापदान्तस्य झलि सूत्रेण आदौ अनुस्वारः भवति, पश्चात् अनुस्वारस्य स्थाने अनुस्वारस्य ययि परसवर्णः इति सूत्रेण. अत्र परवर्णस्य सवर्णः इत्युक्ते तकारस्य सवर्णः, दन्त्यनकारः आदिष्टः भवति. यद्यपि रूपपरिवर्तनं न जायते, किन्तु सन्धिकार्याणि भवन्ति एव. नश्चापदान्तस्य झलि सूत्रेण अनुस्वार आदेशः भवति, अनुस्वारस्य ययि परसवर्णः सूत्रेण दन्त्यनकारः पुनः आयाति. इत्यतः शां योगः ति इत्यत्र शान्तिः इत्युक्ते दन्त्यनकारयुक्तं रूपं लेखनीयम्. शं धातुतः शान्तिः. कृपया ईमेल् मध्ये प्रेषयतु एतत् शान्तिः इत्यस्य पूर्णं प्रक्रिया पूर्णतया लिखित्वा पठामि, पठिष्यामि. तत्र सन्धिकार्यद्वयं वयं जानीमः एव. इदितोनुं धातोः इति सूत्रस्य प्रसङ्गे वयं पठितवन्तः नश्चापदान्तस्य झलि अनुस्वारस्य ययि परसवर्णः. अनेन सूत्रद्वयेन अपदान्तकार्यं भवति. अत्र वयं पदं निर्मातुमिच्छामः, इदं पदं नास्ति, अपदान्तकार्यमस्ति इत्यतः नश्चापदान्तस्य झलिसूत्रेण अनुस्वारादेशः अनुस्वारस्य ई परसवर्णः सूत्रेण परसवर्णादेशः भवति. अग्रिमं वाक्यं करोतु भगिनि. अर्जुनः कृष्णस्य वाक्यं शृणोति युद्धाय उत्तिष्ठति. अर्जुनः कृष्णस्य वाक्यं श्रुत्वा युद्धम् उत्तिष्ठति युद्धाय उत्तिष्ठति. युद्धाय इत्यत्र युद्धार्थम् इति अपि साधु खलु. युद्धार्थम् आम् युद्धं कर्तुम् इति अपि साधु भवति. उत्तिष्ठति वदतु. वृत्तियोगः स्था धातु तः उत्तिष्ठति इत्यत्र किं कार्यमस्ति भवति धात्वादेश भवति धात्वादेशः भवति. उत् उपसर्गपूर्वकः स्था धातोः रूपम् अस्ति. स्था धातोः स्थाने तिष्ठ आदेशः भवति. इदं कार्यं सार्वधातुकलकारेषु भवति. धात्वादेशः भवति अतः उत्तिष्ठति उत्तिष्ठतु इत्यादीनि रूपाणि सिद्ध्यन्ति. उत्तिष्ठति इति लिखितम् अस्ति तत्र ल्यबन्तरूपं किं भवति. ल्यबन्तरूपं उत्थाय. उत्तमम्. उत्थाय उत्थाय इत्यत्र सन्धिकार्यमस्ति. उत्थानम् उत्थाय इत्यादिषु पदेषु उदहस्थास्तम्भोपूर्वस्य इति सूत्रेण कार्यं भवति. श्रुत्वा इत्यत्र किं कार्यमस्ति. सम्प्रसारणं भवति. भवति वा क्षम्यतां भगिनि. श्रुत्वा श्रुधातु रिवर्स् सम्प्रसारणं भवति. टेन्सन्ति भवति रिवर्स् न न. लटीरूपं पश्यतु भगिनि. लटीरूपं कथं लिखितम् अस्ति. शृणोति. अत्र ऋकारः अस्ति खलु. आम् किन्तु धातोः रूपं तद् नास्ति. श्रु धात्वादेश भवति भगिनि. सार्वधातुकलकारेषु श्रुवः श्रुच इति सूत्रेण श्रु आदेशः भवति इत्यतः शृणोति शृणोतु इत्युक्ते ऋकारसहितं रूपं द्रष्टुं शक्नुमः. उपदेशावस्थायां धातोः रूपं तद् नास्ति. उपदेशावस्थायाम् अस्य धातोः रूपं कथम् अस्ति. तालव्यशकारः रेपः उकारः. उपदेशावस्थायां धातोः रूपं भिन्नम् अस्ति. तालव्यशकारः रेपः उकारः त्रयः वर्णाः सन्ति धातौ. तादृशं रूपं स्वीकृत्य धातोः रूपं स्वीकृत्य क्त्वा प्रत्ययं योजयामः. श्रूयोगः त्वा श्रुत्वा तावदेव. लेखनसमये भिन्नरीत्या लेखनीयं कथं वदतु. श्रुत्वा श्रूयोगः ता शकार रेफ उकार ता तथा लेखनीयम्. शृणोति इत्यत्र भिन्नरीत्या लेखनीयं धात्वादेशश्चेत् श्रुवः श्रुच कार्यं सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् चतुर्षुलकारेषु कार्यं करोति. किन्तु श्रुत्वा इत्यत्र तालव्यशकारः रेपः सम्प्रसारणं नास्ति. सम्प्रसारणं नास्ति तत्र. किमपि कार्यं नास्ति. केवलं धातोः रूपमेव एवम् अस्ति. आमां श्रुतवान् इत्यत्रापि तथा एव लेखनीयं. श्रु तालव्यशकारः रेपः उकारः धातोः रूपं तथा अस्ति. तस्मात् परं तवत् प्रत्ययं योजयामः. तेन श्रुतवत् इति प्रातिपदिकम्. इत्युक्ते लेखनवेलायाम् अवधानं दातव्यं खलु. साधु भगिनी. रोहिणी भगिनी भवती करोतु. आं भगिनि. योगिनः कर्मफलानि त्यजन्ति आत्मशुद्धये कर्म कुर्वन्ति. योगिनः कर्मफलानि त्यक्त्वा आत्मशुद्धये कर्म कुर्वन्ति. योगिनः तत्र प्रातिपदिकं किम्. योगिन् इति शब्दः योगी योगिनौ योगिनः. योगिनं योगिनौ योगिनः. योगिन् इति नकारान्तप्रातिपदिकम् अस्ति इत्यतः योगिनः इति पदं बहुत्र आयाति खलु. महोदय भवान् वदतु कुत्र कुत्र योगिनः इति पदम् आयाति सप्तसु विभक्तिषु? षष्टि योगिनः प्रथमा बहुवचनं, द्वितीया बहुवचनम्, एवं षष्टि एकवचनम्, एवं पञ्चमी एकवचनम् अपि. प्रथमा बहुवचनम् इति कथं वक्तव्यम्? अत्र कथं ज्ञायते योगी योगिनौ योगिनः वा कथं ज्ञायते इत्युक्ते? योगिनः इति पदं बहुत्र आयाति तस्मिन् शब्दे. योगिनः इति पदम् अस्मिन् वाक्ये प्रथमा विभक्ति बहुवचनम् इति कथं ज्ञायते? कथं ज्ञायते? ओके ओके. त्यजन्ति अस्ति, त्यजन्ति दृष्ट्वा त्यजन्ति इति योगिनः बहुवचनं चेदेव त्यजन्ति इति कथितुं शक्यते किल. क्रियापदं त्यजन्ति इति बहुवचनरूपम् अस्ति किल, तत् कारणम्. योगिनः एव त्यक्तुं शक्यते. दर्शना भगिनी वदतु अस्मिन् प्रसङ्गे. योगिनः कर्मफलानि त्यक्त्वा आत्मशुद्धये कर्म कुर्वन्ति इति. बहु उत्तमं वाक्यं खलु? सत्यं. कर्मफलानि त्यक्त्वा आत्मशुद्धये कार्यं कुर्वन्ति, कर्म कुर्वन्ति. महोदयेन उक्तमेव, त्यजन्ति इति प्रथमपुरुष बहुवचनरूपमस्ति इत्यतः अत्र योगिनः इति पदं प्रथमाविभक्ति बहुवचनं दत्तमस्ति. कर्मफलम् इति समस्तपदमस्ति. रोहिणी भगिनी विग्रहवाक्यं वदतु. कर्मस्य बलं कर्मबलं. कर्मस्य इति वदामः वा? कर्मणः फलं. महोदय वदतु, कर्मणः इति विभक्तिः का? अत्र समासस्य नाम किम्? समासस्य नाम कर्मणः फलानि इत्युक्ते अत्र षष्टितत्पुरुषसमासः कर्मणः फलानि कर्मफलानि. पुनः सम्यक्तया विग्रहवाक्यं वदतु. कर्मफलानि. ओके. कर्मणः फलं कर्मफलं तानि प्लस् तानि कर्मफलानि. तथा वक्तव्यं. कर्मणः फलं कर्मफलं तानि कर्मफलानि. कर्मफलानि इति तत्पुरुषसमासयुक्तं पदमस्ति. कर्मणः फलम् इत्यत्र कर्मणः इति शब्दस्य षष्टिविभक्तिः, अतः षष्टितत्पुरुषसमासः. उत्तरपदार्थप्रधानः तत्पुरुषः. फलं कस्य? कर्मणः. अत्र फलम् इति शब्दस्य प्राधान्यमस्ति इत्यतः उत्तरपदार्थप्रधानः तत्पुरुषः इति नियमः अस्ति. अनेन नियमेन कर्मफलम् इत्यस्मिन् पदे तत्पुरुषसमासः अस्ति, विशेषतया षष्टितत्पुरुषसमासः अस्ति. रोहिणी भगिनी भवती वदतु, त्यज् धातोः रूपमेव त्यजन्ति, किन्तु क्त्वान्तरूपमस्ति त्यक्त्वा, तत्र कार्यं किमस्ति? कुतु इति सूत्रेण चकारस्य कुत्तं भवति, प्रथमं गकारं भवति, तदनन्तरं घर् शब्दः चकारः भवति. खरि च सूत्रेण ककारः आयाति. आत्मा, तत्र प्रातिपदिकं किम्? आत्मन् इति शब्दः. लिङ्गं किम्? महोदय भवान् वदतु, आत्मन् इति नकारान्तप्रातिपदिकं, लिङ्गं किम्? लिङ्गं किम्? आत्मन् शब्दः नपुंसकलिङ्गमेव. पुंलिङ्गशब्दः. रूपाणि वदतु. आत्मा, आत्मानौ, आत्मानः, आत्मानम्, आत्मानौ, आत्मनः, आत्मना, आत्मने, आत्मनः, आत्मनः, आत्मनि. उत्तमं. नकारान्तप्रातिपदिकमस्ति किन्तु पुंलिङ्गशब्दः अस्ति. एवमेव ब्रह्मा इति नकारान्त पुंलिङ्गशब्दः अस्ति. ब्रह्मा इति नकारान्तपुंलिङ्गपदमस्ति चेत् रूपाणि कथं भवन्ति वदतु. ब्रह्मा, ब्रह्माणौ, ब्रह्माणः, ब्रह्माणौ, ब्रह्माणं, ब्रह्माणौ, ब्रह्मणः. उत्तमम्. ब्रह्मा इति पुंलिङ्गपदमस्ति चेत् तथा रूपाणि भवन्ति. ब्रह्मा, ब्रह्माणौ, ब्रह्माणः. ब्रह्माणं ब्रह्माणौ ब्रह्मणः एवं रूपाणि भवन्ति पुंलिङ्गपदमस्ति चेत्। किन्तु ब्रह्म इति पदं नपुंसकलिङ्गे अपि अस्ति, तदा किं भवति? ब्रह्म ब्रह्मणि ब्रह्माणि, ब्रह्म ब्रह्मणि ब्रह्माणि तादृशं भवन्ति। उत्तमम्। ब्रह्मशब्दः नपुंसकलिङ्गे अपि अस्ति, तत्र ब्रह्म ब्रह्मणि ब्रह्माणि, ब्रह्म ब्रह्मणि ब्रह्माणि, कर्म कर्मणि कर्माणि एवं रूपाणि भवन्ति, तथा एव ब्रह्मशब्दस्य अपि रूपाणि भवन्ति। अत्र आत्मा इति शब्दः पुंलिङ्गशब्दः, आत्मशुद्धिः समस्तपदमस्ति। विग्रहवाक्यं किं भवति? आत्मनः शुद्धिः, आत्मशुद्धिः, षष्ठी तत्पुरुष समासः। अत्र आत्मशुद्ध ये इति चतुर्थीरूपं दत्तमस्ति, पूर्णतया वदतु विग्रहवाक्यम्। आत्मनः शुद्धिः, आत्मशुद्धिः प्लस् तस्यै, तस्मै, सोरि नाट् तस्मै, तस्यै, तस्यै। किमर्थं तस्यै? स्त्रीलिङ्गपदमस्ति किल, तादृशं शुद्धिः इति स्त्रीलिङ्गपदमस्ति किल, तस्मात् तस्यै इति रूपं भवति। उत्तमं। शुद्धधातोः क्तिन् प्रत्ययान्तरूपमेव शुद्धिः, स्त्रीलिङ्गपदमस्ति, क्तिन् प्रत्ययान्तरूपमस्ति, स्त्रियाम् इत्यस्मिन् अधिकारे क्तिन् प्रत्ययः विहितः भवति इत्यतः क्तिन् प्रत्ययान्तरूपाणि स्त्रीलिङ्गपदानि भवन्ति। आत्मशुद्धिः इति स्त्रीलिङ्गपदमस्ति, अत्र चतुर्थीरूपं दत्तमस्ति। आत्मशुद्धये किमर्थं कर्म कुर्वन्ति? आत्मशुद्धये कर्म कुर्वन्ति, तत्र विग्रहवाक्यम् आत्मनः शुद्धिः तस्यै। नदी, नदी शब्दवत् अत्र न आगच्छति किल, मतिशब्दवत् मतये तादृशम्, एतत् शुद्धिशब्दं कथं भवति? ह्रस्व इकारान्तशब्दः मतिशब्दवत्, मतिशब्दवत् रूपद्वयम् अस्ति किल। कुत्र अस्ति रूपद्वयम् इति प्रश्ने सति, चतुर्थी एकवचनं, पञ्चमी एकवचनं, षष्ठी एकवचनं, सप्तमी एकवचनं। अत्रापि चतुर्थी एकवचनम् अस्ति किल आत्मशुद्धये, द्वितीयं रूपमपि भवितुम् अर्हति किल? भवितुम् अर्हति, विकल्पेन रूपद्वयं सिद्ध्यति। ओके, शुद्धेः वा द्वितीयं रूपम्? शुद्ध्यै, मत्यै, शुद्ध्यै, शुद्ध्यै वा, शुद्धय, शुद्ध्यै। मन् धातोः रूपमेव मतिः, मन् धातुतः क्तिन् प्रत्ययस्य योजनेन मतिः, शुद्धि धातुः अस्ति, शुद्धधातोः क्तिन् प्रत्ययान्तरूपं शुद्धिः। योगिनः कर्मफलानि त्यक्त्वा कर्म कुर्वन्ति, बहु उत्तमं वाक्यम्। भूमा भगिनी भवती वदतु अस्मिन् प्रसङ्गे। आत्मशुद्धि they all do their duties and karmas to make themselves pure, to purify their own self. Atmashuddhaye eva, atmashuddhaye karma kurvanti, karma phalani tyajanti. Karmani kurvanti parantu phalani na apekshante. उत्तमं। कथं ज्ञायते परन्तु आत्मनः शुद्धिः अभवत् इति? इन्ट्रास्पेक्षन् करणीयं खलु। श्रीकृष्णः उक्तवान् किल, भगवान् श्रीकृष्णः आत्मशुद्धये फलानि त्यजनीयं, त्यक्तव्यम् इति भगवान् श्रीकृष्णः उक्तवान् किल अर्जुन, अर्जुनाय सः तु उपदेशं कृतवान्, परन्तु कलियुगे शक्यते वा न शक्यते इति। वयं सर्वे अपि एवं कर्तुं प्रयत्नं कुर्मः, किमर्थम् एवं करणीयम् इति प्रश्ने सति, अस्माकं लाभाय एव, इत्युक्ते आत्मशान्तये। फलानि त्यक्त्वा एव वयं प्रयत्नं कुर्मः। सः स्वभावस्तु प्रवर्तते इति उक्तवान् किल, तर्हि तत्र स्वभावः तु प्रवर्तते, स्वभावः तु प्रवर्तते, तदर्थम् अहं पृष्टवती, बट् यु आर् रैट्, इन्ट्रोस्पेक्षन् एव अभ्यासेन वयं कर्तुं वयमेव ज्ञातुं शक्नुमः आत्मनः शुद्धिः अभवत् वा न अभवत् इति. अपि च अत्र कर्तृपदमस्ति योगिनः. आम् सत्यं यथा महोदयेन योगिनः एव कुर्वन्ति. अर्जुनः अपि योगी नास्ति किल, तस्य कृते अपि नास्ति एतत् कर्मफलानि त्यक्तव्यम् एतत् सर्वम् अर्जुनस्य कृते अपि नास्ति इति मन्ये. अत्र पश्यन्तु कर्मफलानि इति समस्तपदं दत्तमस्ति, तत्र किमर्थम् अणत्वं नास्ति इति प्रश्नः उदेति. चिन्तनं कथं भवेत् इत्युक्ते, कर्मफलानि इत्यत्र पूर्वपदे निमित्तमस्ति, उत्तरपदे दन्त्यनकारः अस्ति. कर्मफलानि इत्यत्र कर्म इत्यस्मिन् पदे रेफः अस्ति, पूर्वपदे निमित्तमस्ति. फलानि इत्यत्र दन्त्यनकारः उत्तरपदे अस्ति. तादृशी स्थितिः अस्ति चेत् णत्वं न भवति. समस्तपदेषु णत्वं भवितुं विशिष्टसूत्राणि सन्ति. केवलं समस्तपदानां प्रसङ्गे पूर्वपदे निमित्तम् उत्तरपदे दन्त्यनकारः अस्ति चेत् तदा विशिष्टसूत्रैः णत्वं भवति. उदाहरणार्थं प्रातिपदिकान्तनुं विभक्तिषु च इति सूत्रमस्ति. प्रातिपदिकान्तनुं विभक्तिषु च सूत्रेण पूर्वपदे निमित्तमस्ति चेदपि उत्तरपदे णत्वं भवति. कर्मफलानि इत्यस्मिन् पदे णत्वं न भवति. पूर्वपदे निमित्तम् उत्तरपदे दन्तनकारः अस्ति चेत् समस्तपदेषु उत्तरपदे नकारः विभक्तिसम्बद्धनकारः वा नुं सम्बद्धनकारः वा प्रातिपदिकसम्बद्धनकारः वा इति द्रष्टव्यम्. एतादृशेषु स्थितिषु अन्यतमा स्थितिः कर्मफलानि इत्यस्मिन् पदे. आत्मनः शुद्धिः आत्मशुद्धिः. सुजाता भगिनी भवती करोतु अग्रे. भगिनी एकः संशयः, फलानि इत्यस्य विभक्तिषु बलान्नकारः भवति न बलं बले बलानि, अत्र विभक्ति बहुवचनविभक्ति अर्थं बलानि भवन्ति, परन्तु अट्कुपाङ् नुं विवायेपि इति सूत्रेण लकारः विवाये स्थाने भवति, तस्मात् नत्वं न भवति इति चिन्ता अस्ति. यथा मया पूर्वमपि उक्तं, फलानि इत्यत्र निमित्तमेव नास्ति. रेफः अथवा षकारः निमित्तरूपेण अस्ति चेदेव दन्त्यनकारस्य स्थाने मूर्धन्यणकारः आयाति इति नियमः, रषाभ्यां नोणः समानपदे सूत्रेण. किन्तु अत्र समानपदे नास्ति, निमित्तम् अपि च दन्त्यनकारः एकस्मिन्नेव पदे अस्ति चेदेव कार्यं भवति इति वयं पठितवन्तः. कर्मफलानि इत्यस्मिन् पदे पूर्वपदे निमित्तम् अस्ति, उत्तरपदे दन्त्यनकारः अस्ति, तस्यां दशायाम् अणत्वं न भवति. किन्तु समस्तपदेषु अपि अणत्वं भवितुं विशिष्टा स्थितिः आवश्यकी. सा स्थितिः का इत्युक्ते, उत्तरपदे स्थितः दन्त्यनकारः विभक्तिसम्बद्धनकारः स्यात् अथवा प्रातिपदिकसम्बद्धनकारः स्यात्, नुं सम्बद्धनकारः एवम् अस्ति चेदेव अणत्वं भवति. वदतु. बलानि इत्यस्य नकारः विभक्तिसम्बन्धः भवेत्. विभक्तिसम्बद्धनकारः भवती उक्तवती खलु, अत्र लकारः अट् प्रत्याहारे नास्ति खलु. अट् प्रत्याहारे के के वर्णाः सन्ति? नास्ति. हयवरट् सूत्रपर्यन्तमेव यथा भगिन्या उक्तम्, अट्कुप्वाङ्गनं व्यवायेपि इत्यस्मिन् सूत्रे अट् प्रत्याहारस्थवर्णाः मध्ये सन्ति चेदपि णत्वं भवति. भगिन्या यदुक्तं तत् साधु एव. इत्युक्ते अत्र विभक्तिसम्बद्धनकारः अस्ति, किन्तु लकारः बाधकवर्णः. लण् लण् इति अन्यत् सूत्रमस्ति. अट् प्रत्याहारे लकारः नास्ति, हयवरट् पर्यन्तमेव अट् प्रत्याहारे अस्ति. इत्युक्ते लकारः बाधकवर्णः अस्ति इत्यतः णत्वं न भवति खलु. अग्रे सरेम, सुजाता भगिनी करोतु. सञ्जयः कृष्णार्जुनसंवादं स्मरति, हर्षम् अनुभवति. सञ्जयः कृष्णार्जुनसंवादं स्मृत्वा हर्षम् अनुभवति. स्मरति इत्यत्र गुणकार्यमस्ति, स्मृत्वा इत्यत्र गुणकार्यं नास्ति, खलु? आम् आम् भगिनि. स्मृत्वा रूपं साधयतु. स्मृधातुतः सार्वधातुकार्धधातुकयोः न गुणकार्यं नास्ति. स्मृत्वा स्मृत्वा इत्यस्य गुणकार्यं नास्ति, वर्णमेलनमेव. उत्तमं महोदय. भवान् वदतु, कृष्णार्जुनौ इत्यत्र विग्रहवाक्यं किं भवति? कृष्णश्च कृष्णश्च अर्जुनश्च कृष्णार्जुनौ तयोः संवादः, कृष्णार्जुनयोः संवादः, कृष्णार्जुनसंवादः प्लस् तं कृष्णार्जुनसंवादम्. अत्र किं वक्तव्यं? द्वन्द्वगर्भ षष्टितत्पुरुषसमासः, अन्ततो गत्वा षष्टितत्पुरुषसमासः अस्ति. षष्टितत्पुरुषसमासस्य गर्भे द्वन्द्वसमासः अपि अस्ति. कृष्णार्जुनयोः संवादः तं कृष्णार्जुनसंवादम् इति भवति. हर्षः इति पुंलिङ्गपदं, हर्षम् अनुभवति. भूधातुः अकर्मकः, किन्तु किमर्थमत्र कर्मपदमस्ति? उपसर्ग, अनु उपसर्गस्य योजनेन सकर्मकप्रयोगः भवितुमर्हति. तदर्थमेव कष्टम् अनुभवामि, सुखम् अनुभवामि, हर्षम् अनुभवामि इत्यत्र कर्मपदमस्ति. हर्षः इति पुंलिङ्गशब्दः एव. अनु उपसर्गस्य योजनेन भूधातुः अकर्मकः चेदपि तत्र कर्मपदं स्वीकरोति. अत्र कर्मणि वाक्यं वदतु. अनुभवति सञ्जयः कृष्णार्जुनसंवादं स्मृत्वा अनुभूयते. सुजाता भगिनी वदतु. हर्षम् अनुभूयते, हर्षः अनुभूयते भवति, हर्षः अनुभूयते इति भवति सञ्जयेन. सञ्जयेन, आम्, सञ्जयेन हर्षः अनुभूयते. अनुभूयते. अपि च प्रथमं वाक्यं करोतु. प्रथमं वाक्यं, सञ्जयः कृष्णार्जुनसंवादः स्मरति. सञ्जयेन कृष्णार्जुनसंवादं नपुंसकलिङ्गे अस्ति. संवादः स्मर्यते. स्मर्यते इति कर्मणि लट् रूपमस्ति. सञ्जयेन स्मर्यते. किं स्मर्यते? संवादः स्मर्यते. कयोः संवादः? कृष्णार्जुनयोः संवादः स्मर्यते. कर्मणि प्रयोगस्य त्वान्तं प्रत्ययं कथं योजनीयं? स्मर्यते वाक्यद्वयम् अस्ति, सञ्जयेन कृष्णार्जुनसंवादः स्मर्यते. द्वितीयं वाक्यं सञ्जयेन हर्षः अनुभूयते. एतद् वाक्यद्वयं कथं योजनीयं? सञ्जयेन हर्षः अनुभूयते वाक्यद्वयमस्ति. वाक्यद्वयमस्ति, कथं तस्य मेलनं भवति? कथं मेलनं भवति इति मम संशयः. कर्मणि प्रयोग वाक्यस्य कथं मेलनं भवति, तदेव मम चिन्ता. मम चिन्तनमस्ति तत्र कर्मणि प्रयोगे तु त्वा प्रत्ययस्य प्रसङ्गः एव नास्ति, न कर्तुं शक्नुमः इति. स्मृत्वा एव कथनं, प्रथमवाक्यं कर्तरिप्रयोगे अस्ति, द्वितीयं वाक्यं सञ्जयेन कृष्णार्जुनसंवादं स्मृत्वा हर्षः अनुभूयते, तादृशं भवति किल? नैव, न भवितुमर्हति इति. स्मृत्वा इति पदस्य परिवर्तनं न भवति. अस्माकम् आशयः अस्ति द्वयोः वाक्ययोः मेलनं. कर्मणि प्रयोगे कर्तृप्रयोगे भेदः कः? कर्तृपदस्य विभक्ति परिवर्तनं भवति, अन्येषां पदानां परिवर्तनं न कदापि भवति. इत्युक्ते अन्यानि पदानि यथावत् तिष्ठन्ति. सञ्जयेन कृष्णार्जुनसंवादं स्मृत्वा हर्षः अनुभूयते इति साधु भवति. मयापि तदेव चिन्तनम्. तथा एव मेलनं भगिनी. त्वा प्रत्ययस्य प्रसङ्गे तु कर्मपदं तु द्वितीयविभक्तौ एव भवनीयं किल एव संवादं स्मृत्वा तदेव तर्हि परन्तु तदा किं सञ्जयेन स्मृत्वा अस्तु सञ्जयेन गोस्तु हर्षः किं कृत्वा सञ्जयेन किं कृत्वा इति अन्यत् वाक्यं तदेव सञ्जयेन प्रथमम् एतादृशं कथनीयं सञ्जयेन हर्षः अनुभूयते किमर्थं हर्षः अनुभूयते इति पृष्टे सति सञ्जयेन कृष्णार्जुनसंवादं स्मृत्वा एव हर्षः अनुभूयते इति आन्सर् भवति परन्तु तत्र कर्मणि नास्ति कर्मणि नास्ति यतोहि तत्र तृतीया विभक्तिः भवति न कर्मणि एव न किल हर्षः अनुभूयते इति इति भवति किल तादृशं कर्मणि वाक्यद्वयमस्ति सञ्जयेन हर्षः अनुभूयते इति मुख्यवाक्यं तद्वाक्यं कर्मणि प्रयोगे अस्ति सञ्जयेन हर्षः अनुभूयते अपि च कृष्णार्जुनसंवादं स्मरति संवादं स्मरति इत्यत्र अनुस्वारसन्धिः अस्ति मोनुस्वारः सूत्रेण किन्तु हर्षम् अनुभवति इत्यत्र सन्धिकार्यं नास्ति हर्षम् अनुभवति इति अपि वक्तुं शक्यते तत्र केवलं वर्णमेलनमेव किमर्थं चेत् परवर्णः स्वरवर्णः अस्ति सुजाता भगिनी अग्रे करोतु अर्जुनः स्मृतिं लभते स्वधर्माचरणं करोति अर्जुनः स्मृतिं लब्ध्वा स्वधर्माचरणं करोति उत्तमं लब्ध्वा इति पदमस्ति लब् धातोः त्वान्तरूपम् अस्ति तत्र झषस्तथोर्धोधः इति एकं सूत्रं झलां झष् झसि इति अन्यत् सूत्रं द्वयोः सूत्रयोः कारणेन तत्र लब्ध्वा इति रूपं सिद्ध्यति इत्युक्ते धकारः आयाति पश्चात् महाप्राणभकारस्य स्थाने अल्पप्राणबकारः आयाति लभ् इति धातुः लभ् धातोः लटीरूपं लभते स्मृतिः वदतु स्मृतिः स्त्रीलिङ्गपदमस्ति स्मृधातुतः स्मृतिः उत्तमं स्मृधातुतः स्मृतिः स्त्रियां क्तिन् इति अधिकारसूत्रमस्ति स्त्रियां क्तिन् इति सूत्रेण क्तिन् प्रत्ययः विहितः भवति स्मृधातुतः स्मृतिः मृधातुतः मृतिः क्रूधातुतः कृतिः चीधातुतः चितिः मन् धातुतः मतिः स्तूधातुतः स्तुतिः दीप्तिः इत्यादीनि पदानि साधयितुं शक्नुमः महोदय भवान् वदतु स्मार्तं स्मार्तः इत्यादीनि पदानि जानीमः स्मार्त इति पदं कथं साधयामः स्मार्त ओ ओके स्मृधातुतः आर्त स्मार्त इति इत्युक्ते श्रुतवान् खलु हा स्मृतः स्मार्त एक स्मार्तब्राह्मणः तादृशं पदम् अस्ति किल एक वन् सेक्ट् स्मार्तब्राह्मण स्मार्तम् अथवा स्मार्तः इत्यादीनि पदानि स्मृति इति पदात् साधितानि स्मृतेः इदं स्मार्तं तथित प्रत्ययान्तपदमस्ति अण् प्रत्ययः अस्ति ओके स्मृतेः इदं स्मार्तं लब्धातोः रूपमेव लभते इति आत्मनेपदीरूपमस्ति सुजाता भगिनी भवती वदतु किमर्थम् आत्मनेपदी भवति अर्जुनः स्मृतिं लभते लभते आत्मनेप किमर्थं भवति न स्मरामि भगिनि सूर्यकुमारी भगिनी भवती वक्तुमिच्छति वा अनुदात्तनित आत्मनेपदं लब्धात् उत्तमम् अनुदात्तनित आत्मनेपदं सूत्रेण भवति लब् धातोः प्रसङ्गे स्थितिः का अकारः पर अकारः अनुदात्तः अस्ति अत्र चिन्तनं किम् इति अहं वदामि किमर्थम् आत्मनेपदी भवति इति प्रश्नः उदेति. धातोः रूपमस्ति डुलभष्, षकारः हलन्त्यम् इत्यनेन इत्संज्ञकः भवति. डु इति आदिर्निटुडवः इत्यनेन डु इत्यस्य इत्संज्ञा भवति. अनुनासिक अकारः अस्ति इत्युक्ते षकारात् पूर्वम् अनुनासिक अकारः अस्ति. उपदेशजनुनासिकीति इत्यनेन इत्संज्ञकः भवति. अन्ततो गत्वा लभ् इति लौकिकधातुः. भकारोत्तरवर्तीयः अकारः अस्ति डुलभंश् इत्यत्र. भकारोत्तरवर्तीयः अकारः अस्ति, सः अकारः इत्संज्ञकः अनुनासिकः. इतोपि किम् इति प्रश्ने सति तत्र अकारस्य अधोभागे एका रेखा अस्ति. अतः लभ् धातुः अनुदात्तेत् इत्युक्ते अनुदात्तस्वरवर्णस्य इत्संज्ञा अस्ति, अनुदात्त अकारस्य इत्संज्ञा अस्ति तस्मिन् धातौ. भकारोत्तरवर्ती अकारः अनुदात्तः, अनुनासिकः, इत्संज्ञकः. अतः धातुः अनुदात्तेत्. धातुः अनुदात्तेत् चेत् आत्मनेपदी, अनुदात्तेत् चेत् नित् चेत् आत्मनेपदी भवति. अत्र धातोः प्रसङ्गे नित् नास्ति, अनुदात्तेत् धातुः लब् धातुः. अनुदात्त अकारः इत्संज्ञकः, अतः आत्मनेपदी भवति. इतोपि चिन्तनं किं? लब्ध्वा इत्यत्र इडागमः नास्ति, इडागमः न दृश्यते. अनिट् धातुः, कथं जानीमः धातुः अनिट् इति वदतु. अनुदात्त नित् अस्ति इत्यनेन अनिट् भवति. पठस्ति चेत् पठित्वा, अत्र दृश्यते इत्युक्ते धातुः अनिट् धातुः. अनिट् धातुः इति कथं जानीमः? एकाच्. सूर्यकुमारी भगिनी वदतु. निष्कासनन्तरम् एकाच् अस्ति, लकार अनन्तरम् अकार एकाच् अस्ति. अत्र तत् चिन्तनम् आवश्यकम्. एकाच उपदेशे अनुदात्तात् इति सूत्रम्. एकाच उपदेशे अनुदात्तात् इति सूत्रेण धातुः अनिट् भवति. इत्युक्ते किं? लभ् इत्यत्र लकारोत्तरवर्ती अकारः. पूर्वम् अहं किम् उक्तवती? भकारोत्तरवर्ती अकारस्य प्रसङ्गे उक्तवती. भकारोत्तरवर्ती अकारः इत्संज्ञकः अनुदात्तः, तेन किं भवति? धातुः आत्मनेपदी भवति. किन्तु लकारोत्तरवर्ती अकारः अस्ति. लकारोत्तरवर्ती अकारः कीदृशः? सः अकारः अपि अनुदात्तः. तत्रापि एका रेखा अस्ति अधोभागे. इत्यतः एकाच उपदेशे अनुदात्तात् लभ् धातुः उपदेशावस्थायाम् एकाच् अस्ति. अनुबन्धवर्णानां लोपकार्यानन्तरं यः अचुवर्णः अस्ति सः अचुवर्णः अनुदात्तः अस्ति. इत्यतः तेन सूत्रेण अनिट् भवति. तेन सूत्रेण अनिटत्वं सूच्यते, अनिटत्वम् उच्यते. एकाच उपदेशे अनुदात्तात् सूत्रेण धातुः अनिट् भवति. तादृशस्थितिः अस्मिन् धातौ अस्ति इति कृत्वा धातुः अनिट्. धर्मस्य आचरणं धर्माचरणं, स्वस्य धर्माचरणं स्वधर्माचरणम्. आचरणम् इति ल्युडन्तपदमस्ति, ल्युट् अस्ति खलु. स्मृतिः इत्युक्ते किम्? स्मृतिः स्मृतिः इत्युक्ते शब्दकोशे किं लिखितम् अस्ति इति अहं वदामि. अनुभवसंस्कारजन्यज्ञानम्, अनुभवसंस्कारजन्यज्ञानम् इति एव स्मृतिः. सामान्यतया किं वदामः? स्मृतिः इत्युक्ते ज्ञानम् इति वक्तुं शक्यते. अनुभवसंस्कारजन्यज्ञानम् एव स्मृतिः. स्मृतिशब्दात् स्मार्तम् इति रूपं सिद्ध्यति. अग्रे सरेम. महोदय भवान् पठतु अग्रे. जीवः कर्मफलं भुङ्क्ते पुनर्जन्म प्राप्नोति. जीवः कर्मफलं भुक्त्वा भुङ्क्त्वा पुनर्जन्म प्राप्नोति. भुक्त्वा पुनर्जन्म प्राप्नोति. भुज् धातुः भुक्त्वा इति रूपं भवति. किन्तु भुङ्क्ते इत्यत्र नकारः कुतः आगतः इत्युक्ते तस्य चिन्तनम् अभवत्. रुधादिगणीयधातूनां प्रसङ्गे श्नम् विकरणप्रत्ययः अस्ति इति कारणतः भुङ्क्ते भुङ्क्ते भुञ्जाते भुञ्जते इत्यादीनि रूपाणि भवन्ति. धातुः अस्ति भुज् तत्र क्त्वा अस्ति भुक्त्वा इति रूपं भवति. जीवः इत्युक्ते प्राणी तत्र प्रातिपदिकं जीवः जीव जीव इति जीवः इति धातुः जीवेव प्राणी इत्यस्य प्रातिपदिकं नकार प्राणिन् इति नकार प्रातिपदिकं प्राणिन् शब्दः प्राणिन् इति शब्दः प्राणी प्राणिनौ प्राणिनः प्राणिनं प्राणिनौ प्राणिनः पुंलिङ्गपदमस्ति. कर्मणः फलं कर्मफलं पुनर् इति रेफान्ताव्ययमस्ति. पुनर्जन्म इत्यत्र किं वदामः पुनः जन्म जन्म जन्मनि जन्मानि इति सूत्रं जन्म इति प्रथमपुरुष एकवचनं पुनर्जन्म पुनः जन्म तत्र विसर्गस्य विसर्गस्य रेफः भवति विसर्गस्य रेफः भवति इति नास्ति. प्रातिपदिकमेव रेफान्तप्रातिपदिकं पुनर् पुनर् इति रेफान्तशब्दः भवान् श्रुतवान् वा भूयः भूयः इत्युक्ते भूयः वारं वारम् इति अर्थः पुनर्जन्म इत्यत्र भूयः जन्म इत्यपि वक्तुं शक्यते. जन्मन् इति नकारान्तप्रातिपदिकमस्ति. रूपाणि जन्म जन्मनि जन्मानि जन्म जन्मनि जन्मानि किन्तु लिङ्गं किम् जन्म इति नपुंसकलिङ्गमस्ति जन्म. अत्र समस्तपदं कृत्वा वक्तुमिच्छामश्चेत् कर्मफलभोक्ता जीवः खलु कर्मफलभोक्ता जीवः ओके कर्मफलभोक्ता जीवः पुनर्जन्म प्राप्नोति इति कथितुं शक्यते. उत्तमं. भोक्ता भोक्ता इत्यस्मिन् कः प्रत्ययः अस्ति तृच् प्रत्ययः तृच् प्रत्ययः भोक्ता भोक्तारौ भोक्तारः भोक्तारं भोक्तारौ भोक्तारः भोक्तृः इति अत्र भोक्तॄन् भवति भोक्तॄन्. उत्तमं. कर्मफलभोक्ता जीवः विशेषणविशेषभावः तत्रापि इत्युक्ते तृच् प्रत्ययः कर्तरर्थकप्रत्ययः कर्तरि कृत् इति सूत्रेण कृत् प्रत्ययान्तशब्दाः सामान्यतया औत्सर्गिकतया कर्तृपदस्य विशेषणानि भवन्ति. जीवः कर्मफलभोक्ता तत्र विशेषणविशेष्यभावः अस्ति. भुज् धातोः रूपमेव भुक्त्वा भुक्तिः इति क्तिन् प्रत्ययान्तरूपं क्तान्तरूपं भुक्तः क्तवत् रूपं भुक्तवान् ल्यबन्तं वदतु ल्यबन्तं भुज्य किल ल्यबन्तरूपं सम्भुज्य सम्भुज्य. उत्तमं. तत्र कार्यं किम् अस्ति कार्यं संयोगे भुज्य तत्र नकारः नकारः न श्रूयते भुज्य भुज् संयोगे भुज् धातोः ल्यबन्तम् ओके तत्र संयोगे किमर्थं नकारः न श्रूयते इति अत्र धातौ नकारः नास्ति एव ओ धातौ नास्ति ओके नकारस्य नकारस्य प्रवेशः निषिध्यते अत्र न अत्र धातुः अस्ति भुज् सार्वधातुकलकारेषु एव नकारः आयाति. किमर्थं चेत् भुज् धातुः रुधादिगणे अस्ति किन्तु ल्यप्रत्ययः क्त्वा प्रत्ययः क्तिन् प्रत्ययः एते प्रत्ययाः आर्धधातुकप्रत्ययाः आर्धधातुककृदन्ताः आर्धधातुककृदन्तानां प्रसङ्गे धातुं स्वीकुर्मः धातोः परम् आर्धधातुकप्रत्ययं योजयामः. अत्र ल्यप्रत्ययः आर्धधातुकप्रत्ययः क्त्वा प्रत्ययस्य स्थाने आयाति. संयोगः भुज्योगः ल्यप् संयोगः भुज्योगः ल्यप् ल्यप् इत्यत्र पकारः इतिसंज्ञकः लकारः अपि लशक्वतधिते इत्यनेन इतिसंज्ञकः भूत्वा या अवशिष्यते संयोगः भुज्योगः या सम्भुज्य उपभुज्य सम्भुज्य इत्यादीनि पदानि सिद्ध्यन्ति. भुज् धातोः कर्मणि लट् किम् अस्ति? कर्मणि लट् भुज्यते इति यक् भवति भुज्यते. अत्र प्राप्नोति इति पदं दत्तमस्ति. कर्मणि लट् किं भवति? कर्मणि लट् प्राप्यते इति प्राप्यते यक् प्रत्ययः तत्र तत्रापि. अत्र कर्मणि वाक्यं रचयतु. कर्मणि वाक्यं जीवः कर्मफलं भुक्त्वा पुनर्जन्म प्राप्यते. जीवेन कर्मफलं भुक्त्वा पुनर्जन्म प्राप्यते तदेव. प्राप्यते भुज्यते. भुज् धातुतः यक् प्रत्ययः अपि च आत्मनेपदसंज्ञकप्रत्ययः आयाति. तत्र भावकर्मणोः इति सूत्रेण कर्मणि रूपेषु आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति, अतः भुज्यते. प्रथमं जीवः कर्मफलं भुज्यते, तदनन्तरं जीवः पुनर्जन्म प्राप्यते. योजनेन वाक्यद्वयं योजनेन जीवेन कर्मफलं भुज्यते, जीवेन पुनर्जन्म प्राप्यते, जीवेन कर्मफलं भुक्त्वा पुनर्जन्म प्राप्यते इति फैनल् रूप अन्तिमरूपम्. उत्तमं. भगिनी वदतु, पुनर्जन्म भवति वा जन्म भवति वा? तत्र विसर्गः नास्ति, अन्ते विसर्गः नास्ति. पुनर्जन्म जन्म. महोदय रूपाणि वदतु. जन्म जन्मनि जन्मानि, जन्म जन्मनि जन्मानि, जन्मना जन्मने जन्मनः जन्मनः जन्मनि. उत्तमं. नपुंसकलिङ्गं नपुंसकलिङ्गं नकारान्तपदम्. अपि च अहं पूर्वम् उक्तवती ब्रह्म इत्यत्र नकारान्तप्रातिपदिकं नपुंसकलिङ्गपदमस्ति चेत् एवमेव रूपाणि सिद्ध्यन्ति. ब्रह्म ब्रह्मणि ब्रह्माणि एवमेव जन्म जन्मनि जन्मानि. अस्मिन् पदे अपि तत्पुरुषसमासः अस्ति इति मम चिन्तनं. किमर्थं चेत् अस्मिन् पदे उत्तरपदप्राधान्यं वर्तते. जन्म इत्यस्य प्राधान्यमस्ति, तत्पुरुषसमासस्य प्रसङ्गे उत्तरपदप्राधान्यमस्ति, अपि च उत्तरपदस्य लिङ्गमेव समस्तपदस्य लिङ्गं भवति. अन्तिमं रूपमस्ति पुनर्जन्म, तावदेव. तत्र विसर्गः नास्ति. कीदृशः तत्पुरुषः भगिनि? न जाने. कर्मधारयः भवितुम् अर्हति. कर्मधारयः वा? ओके. कर्मधारय चेत् पुनर्योगे जन्म पुनश्च असौ जन्मश्च इति कथनीयं किल. कर्मधारयश्चेत् पुनश्च असौ जन्मश्च पुनर्जन्म, तादृशं भवितुम् अर्हति वा? प्राप्यं भवति वा प्राप्यते भवति वा? प्राप्यते इति कर्मणि लट् भवति. प्रयोगे प्राप्यं भवति वा? प्राप्तुं योग्यं प्राप्यं किल, अत्र तादृशं न आगच्छति, परन्तु पदं तु अस्ति एव. प्राप्तुं योग्यं प्राप्यं, ण्यत् प्रत्ययः अस्ति चेत् प्राप्तुं योग्यः प्राप्यम्. आप् धातुः खलु, हलन्तधातुः अस्ति चेत् रुहलोर् ण्यत् इति सूत्रेण ण्यत् प्रत्ययः विहितः भवति. आप् धातोः परं ण्यत् योजनेन प्राप्यम् इति रूपं सिद्ध्यति. किन्तु भगिन्याः प्रश्नः कः, पुनः वदतु. कर्मणि प्रयोगे कर्मपदं नपुंसकमस्ति चेत् क्रियापदं किं भवति? अत्र भिन्नचिन्तनमस्ति. जीवेन पुनर्जन्म प्राप्तम् इति वदामश्चेत् तत्र भूतार्थे भवति, भूतकालार्थे भवति. किन्तु अत्र वाक्यं वर्तमानकालार्थे अस्ति. क्ताप्रत्ययः भूतकालार्थकप्रत्ययः, किन्तु पुस्तके वाक्यं वर्तमानकालार्थे अस्ति खलु. भुङ्क्ते इति लटिरूपं, प्राप्नोति इति लटिरूपं. लटिरूपं वर्तमानकालार्थे एव भवति, किन्तु प्राप्तम् इति वदामश्चेत् भूतकालार्थे भवति. भूतकालार्थे वक्तुमिच्छामश्चेत् वाक्यं किं भवति? जीवेन पुनर्जन्म प्राप्तं, साधु. नो चेत् जीवः पुनर्जन्म प्राप्तवान् इति साधु. जीवेन पुनर्जन्म प्राप्तम् इत्यत्र प्राप्तम् इत्यत्र क्तान्तरूपं किमर्थम् इत्युक्ते आप् धातुः सकर्मकः, अतः कर्मणि प्रयोगे वाक्यं सिद्ध्यति जीवेन पुनर्जन्म प्राप्तम्। किन्तु तत्र क्ताप्रत्ययः क्तवत् प्रत्ययः भूतकालार्थकप्रत्ययौ, परन्तु तवत् प्रत्यय प्रयोगः तादृशं भवति किल, जीवः पुनर्जन्म प्राप्तवान्। तथा भवति, जीवः पुनर्जन्म प्राप्तवान्, जीवः प्राप्तवान् द्वयोर्मध्ये विशेषणविशेष्यभावः। पुनर्जन्म इति कर्मपदमस्ति, नपुंसकलिङ्गपदमस्ति इति कारणतः रूपं समानम्। इतोपि किमस्ति अग्रे, भवान् एव वदतु। योगिनः मनः आत्मनि योजयन्ति ध्यानं कुर्वन्ति। योगिनः मनः आत्मनि योजयित्वा ध्यानं कुर्वन्ति। आत्मनि विभक्तिः का? आत्मनि इत्युक्ते सप्तमी विभक्ति एकवचनम्। ध्यानं कीदृशं पदम्? ध्यानं लुडन्तं पदं, ध्यै धातोः लुडन्तं पदं ध्यानम् इति भवति। उत्तम, ध्यै धातोः लटीरूपं ध्यायति, तत्र आदेश उपदेशेशिति इति सूत्रेण एजन्तधातवः आकारान्ताः भवन्ति, अतः एव ध्यानम् इति रूपं सिद्ध्यति। धातुः तु ध्यै एजन्तधातुः, किन्तु आदेश उपदेशेशिति इति सूत्रेण सः धातुः आकारान्तः भवति, अतः ध्यै इत्यस्य रूपं ध्या भवति, तस्मात् परं ल्युट् ल्युट् इत्यनेन अन आदिष्टः भवति। ध्यानं कुर्वन्ति योगिनः, कथं? मनः आत्मनि योजयित्वा, योजयित्वा इति क्त्वान्तरूपम् अस्ति, ल्यबन्तं किं भवति? संयोज्य, संयुज्य, संयोज्य इति भवति। योज्य वा? ओके, संयोज्य। किमर्थं चेत् योजयति इत्यत्र णिजन्तमस्ति, णिजन्तमस्ति इति कारणतः संयोज्य भवति। णिच् नास्ति चेत् संयुज्य, ध्यानं कुर्वन्ति इति पदद्वयमस्ति, ध्यानं कुर्वन्ति इत्यस्मिन् स्थाने अन्यत् पदं योजयितुं शक्नुमः। ध्यायन्ति, ध्यायन्ति, ध्यायन्ति इति अपि साधु, ध्यानं कुर्वन्ति अपि साधु, पृथक् प्रयोगः। ध्यानं कुर्वन्ति इति पृथक्तया प्रयोगं कृतवन्तः ते। केचन जनाः ध्यायन्ति इति पदं न जानन्ति, तदर्थम् अत्र ध्यानं कुर्वन्ति इति लिखितमस्ति। साधु महोदय, इदानीं रोहिणी भगिनी भवती पठतु। कर्मबन्धिनः म्रियन्ते पुनः जायन्ते, कर्मबन्धिनः मृत्वा पुनः जायन्ते। मृत्वा, अत्र कार्यं किमपि नास्ति खलु, मृङ् इति धातुः अस्ति, ञकारः इति संज्ञकः अस्ति, मृञ् इति स्थितिः अस्ति, ञकारः इति संज्ञकः इत्युक्ते धातुः ञित् अस्ति इत्यतः म्रियते इति रूपम् अस्ति, म्रियते, म्रियेते, म्रियन्ते, आत्मनेपदी धातुः, नित् धातुः, अतः अनुदात्तनित आत्मनेपदं सूत्रेण आत्मनेपदीरूपं म्रियते। कर्मबन्धिनः, तत्र प्रातिपदिकं किम्? कर्मबन्धिन् इति बन्धिनः वचनरूपम्। उत्तमं, कर्मबन्धी बन्धिनौ बन्धिनः, कर्मबन्धी, कर्मबन्धिनौ, कर्मबन्धिनः, बन्धः यस्मिन् अस्ति सः बन्धी, गुणीशब्दवत् बन्धी इति एकवचनरूपं, बन्धी, बन्धिनौ, बन्धिनः, कर्मबन्धी, कर्मबन्धिनौ, कर्मबन्धिनः इति रूपाणि भवन्ति। नकारान्तप्रातिपदिकम् अस्ति, अत्र विग्रहवाक्यं किं भवति? कर्म एव बन्धः, एवकारः, तत्र अवधारणपूर्वकर्मधारयसमासः भवितुमर्हति। वदतु, बन्धः इति भवति कर्मबन्धः, कर्मबन्धः, कर्म एव बन्धः, कर्मबन्धः, कर्मबन्धः वा बद्धः वा, रूपद्वयमपि अस्ति, बद्धः अस्ति, बन्धः अपि अस्ति, रूपद्वयं भिन्नं पदं, तत्र प्रत्ययः बन्धः अस्य अस्ति इति बन्धी, आफ्टर् दट् वि हव् टु एड् कर्मणः बन्धी, कर्मबन्धी, तादृशं वा? अत्र प्रथमतया कर्मबन्धः इति पदं साधनीयम्, कर्म एव बन्धः इति विग्रहवाक्यं भवति चेत् अवधारणापूर्वपदकर्मधारे समासः भवितुमर्हति. कर्म एव बन्धः, कर्मबन्धः, कर्मबन्धः यस्मिन् अस्ति सः कर्मबन्धी. वदतु, तृतीयतत्पुरुषः अपि कर्मणा इति भवति वा? अर्थमाश्रित्य वक्तव्यं. तृतीयतत्पुरुषसमासस्य प्रसङ्गे एव चिन्तनं, कर्मणा बन्धः, कर्मबन्धः, तदपि साधु एव दृश्यते. भगिनी भवती अपि जानाति खलु, अर्थम् आश्रित्य विभिन्नरीत्या विग्रहवाक्यानि वक्तुं शक्नुमः. अर्थमाश्रित्य, शिष्टप्रयोगम् आश्रित्य, रामेश्वरः इत्यस्मिन् पदे भिन्नरीत्या अर्थमाश्रित्य विग्रहवाक्यं वक्तुं शक्यते. रामेश्वरः इत्यत्र रामः ईश्वरः, रामम् ईश्वरं यस्य सः, बहवः विग्रहवाक्यानि सन्ति तत्र. अर्थमाश्रित्य त्रिधा वक्तुं शक्यते, रामः ईश्वरः यस्य सः, एवं भवति. अत्रापि तथा वक्तुं शक्यते इति मन्ये, चिन्ता मास्तु. कर्मबन्धिन् इति नकारान्तप्रातिपदिकं, मृधातोः रूपमेव म्रियते. तत्र एकं विशिष्टं सूत्रमस्ति, ऋङ्क्षयग्लिङ्क्षु. मृ इति धातुः, किन्तु म्रियते इति रूपं सिद्ध्यति. तत्र विशिष्टं सूत्रं कार्यं करोति. ऋङ् आदेशः इति वदामः, धातुः तुदादिगणे अस्ति. तुदादिगणे अस्ति इति कारणतः शा इति विकरणप्रत्ययः अस्ति. तुदादिभ्यः शः इति सूत्रेण शा विकरणप्रत्ययः अस्ति. ऋङ्क्षयग्लिङ्क्षु, शा इति विकरणप्रत्यये परे इदं कार्यं भवति. अतः एव मृ धातोः रूपं म्रियते, जन् धातोः रूपं जायते, जायते, जायेते, जायन्ते इति रूपाणि भवन्ति. मृङ् धातुः ञित् धातुः, अतः आत्मनेपदी. मृत्वा तत्र किमपि कार्यं नास्ति, मृ धातुं स्वीकुर्मः, क्त्वा प्रत्ययं योजयामः, तेन मृत्वा, तावदेव. सूर्यकुमारी भगिनी भवती करोतु अग्रे. नरः ईश्वरे कर्मणां न्यासं कुरुते शान्ति शान्तिं प्राप्नोति. नरः ईश्वरे कर्मणां न्यासं कृत्वा शान्तिं प्राप्नोति. उत्तमं. कर्मणां न्यासः, कर्मणां विभक्तिः का? षष्ठी बहुवचनम्. अत्र समस्तपदं कुर्मः चेत् किं भवति? ईश्वरकर्मणां. नो नो, अदर्वण. कर्मणां न्यासः इति पदमस्ति. न्यासः इति पुंलिङ्गपदमस्ति. कर्मणां न्यासः तम् इति विग्रहवाक्यमस्ति. षष्ठी तत्पुरुषसमासः अत्र भवति. कर्मन्यासः इति रूपं भवति. द्वयोः पदयोः प्रातिपदिकं स्वीकुर्मः, तेन समस्तपदनिर्माणं भवति. कर्मन्यासः, सम् इति पदमपि योजयामश्चेत्, उपसर्गं योजयामश्चेत् कर्मसंन्यासः इति भवति. अत्र किं लिखितं? कर्मणां न्यासः. अत्र समस्तपदं कुर्मः चेत् महोदय वदतु. समस्तपदं कुर्मश्चेत् कर्मन्यासः योगे तं कर्मन्यासं. तत्र सम् इति उपसर्गं योजयामश्चेत् सन्न्यासः इति भवति. सन्न्यासः, सम् उपसर्गयोगे न्यासः, सन्न्यासः प्लस् तं सन्न्यासम् इति. कर्मसंन्यासः यस्मिन् अस्ति सः कर्म सन्न्यासी भवति. तत्र प्रातिपदिकं सन्न्यासस् इति प्रातिपदिकं, न्यासस् वा, सकारान्तप्रातिपदिकम् अस्ति इति मन्ये. न न, सन्न्यासी इति पदमस्ति. नकारान्तप्रातिपदिकं सन्न्यासी इति नकार, सन्न्यासिन् भवति. सन्न्यासिन् इति नकारान्तप्रातिपदिकं. संन्यासः यस्य अस्ति सः सन्न्यासी. न्यासः इत्युक्ते अर्पणम् इति अर्थः. नरः ईश्वरे कर्मणां न्यासं कुरुते, कर्मणां न्यासं कुरुते इत्युक्ते कर्मणां अर्पणं कुरुते. नरः इति पदमस्ति, नृशब्दः अपि अस्ति. नरसिंहः, तत्र विग्रहवाक्यं किं भवति? नरः सिंहः यस्य सः वा न नरः सिंह इव उत्तमं नरः सिंहः इव इति भाति नरसिंहः तत्र नरसिंहः पदमपि साधु नृसिंहः इति अपि साधु नृसिंहः इव इत्युक्ते नरशब्दस्य स्थाने नृ इति अपि समानं पदम् न्यासः इत्यत्र नि उपसर्गपूर्वकः अस् धातोः घञ्यन्तरूपम् आसः यण्सन्धिकार्यं भूत्वा न्यासः इति भवति नरः कर्मणां न्यासं कृत्वा ईश्वरे अर्पणं कृत्वा शान्तिं प्राप्नोति इत्यस्मिन् अर्थे लभते इत्यपि साधु भवति सुजाता भगिनी भवती करोतु अग्रे ईश्वरः भक्तं प्रायते धर्मरक्षणं कुरुते ईश्वरः भक्तं त्रात्वा क्षम्यतां भगिनि त्रात्वा धर्मरक्षणं कुरुते धातुः अस्ति त्रै कीदृशधातुः द्यै इव तादृशमेव द्या इव त्रा भवति उत्तमं ध्यै धातोः रूपं ध्यात्वा त्रै अस्ति चेत् त्रात्वा किन्तु गै अस्ति चेत् गीत्वा तत्र एकं विशिष्टं सूत्रमस्ति गै त्रै ध्यै एते धातवः एजन्तधातवः ऐकारान्तधातवः ऐकारान्तधातवः इत्यतः आर्धधातुकप्रक्रियायां आदेश उपदेशे सिति इति सूत्रेण एजन्तधातवः आकारान्ताः भवन्ति इत्यतः त्रै धातोः रूपं त्रात्वा इति भवति किन्तु लटीरूपं किं भवति त्रायते भवती वदतु त्रायते किं कार्यमस्ति भुवादिगणे अस्ति येचो यवायावः इत्यनेन त्राय भवति उत्तमं त्रै इत्यत्र अङ्गकार्यं नास्ति केवलं सन्धिकार्यमेव अस्ति सन्धिकार्यम् इत्युक्ते वर्णनिमित्तिकं कार्यम् अङ्गकार्यम् इत्युक्ते प्रत्ययनिमित्तिकं कार्यं त्रै धातोः प्रसङ्गे प्रत्ययनिमित्तिकं कार्यं नास्ति केवलं वर्णनिमित्तिकं कार्यं सन्धिकार्यमस्ति यचोयवायावः इति सूत्रेण आय् आदिष्टः भवति अतः त्राय् इति रूपम् अस्ति त्राय् योगः आयोगः ते त्रायते इति रूपं भवति त्रै धातोः प्रसङ्गे अपि आत्मनेपदिरूपं सिध्यति किमर्थम् नित् धातुः अनुदात्तनित आत्मनेपदिः औपदेशिकधातुः त्रै वा ओ ओके नित्य धातुः नित्य आत्मनेपदम् नित्यधातुः अस्ति इति कारणतः त्रायते इति आत्मनेपदिरूपं सिद्ध्यति भज् धातोः क्तान्तरूपमेव भक्तः धर्मस्य रक्षणं धर्मरक्षणं तत्र षष्ठीतत्पुरुषसमासः अस्ति अत्र त्रात्वा इति रूपं भवति त्रै धातोः प्रसङ्गे क्तवत् रूपं किं भवति त्रातवान् इति एकं रूपमस्ति त्रातवान् इत्युक्ते क्तान्तरूपमस्ति त्रातः क्तवत् रूपमस्ति त्रातवान् न केवलं तत् तत्र विकल्पेन अन्यद् रूपमपि अस्ति त्राणवान् इति रूपमपि अस्ति पादत्राणं त्राणम् इति रूपमस्ति खलु तत्र त्राणम् इति कीदृशं पदं ल्युडन्तं पदं न केवलं ल्युडन्तं त्राण इति रूपं क्तान्तरूपमपि भवितुमर्हति किमर्थं चेत् तत्र एकं विशिष्टं सूत्रमस्ति नुदविदोन्दत्राघ्राह्रीभ्यो अन्यतरस्यां सूत्रे किं लिखितम् इत्युक्ते नुद् धातुः विद् धातुः उन्दि त्राघ्राह्रि एतेषां धातूनां प्रसङ्गे विकल्पेन अन्यद् रूपमपि अस्ति तदर्थमेव त्रातवान् त्राणवान् त्रातः त्राणः इति रूपद्वयमस्ति एवमेव घ्रा धातोः रूपमपि घ्रातवान् घ्राणवान् घ्रातः घ्राणः इत्यादीनि रूपाणि सन्ति. अन्यतरस्याम् इति तेन सूत्रेण उच्यते, इत्युक्ते तत्र विकल्पेन रूपद्वयम् अस्ति इति विषयः. अपि एजन्तदातुः वा घ्रा दातु घ्रा आकारान्तः आकारान्तदातु ओके. घ्रातवान् घ्राणवान् इति रूपम् अस्ति. घ्रा इति दीर्घ आकारान्तधातुः. घ्रायोगः क्त घ्रात घ्रायोगः क्तवतु घ्रातवत् घ्रातवान्. अग्रे सुजात भगिनी भवती एव करोतु. भक्तः अद्वेष्ट भवति ईश्वरं भजति. भक्तः अद्वेष्ट भूत्वा ईश्वरं भजति. भज् धातोः रूपमेव भक्तः. भक्तः अद्वेष्ट कीदृशं पदम्? द्विषधातु द्विषधातु द्वेषः इति आगच्छति. अत्र किमस्ति? अत्र प्रथमं द्वेष्टृच् प्रत्ययस्य योजनेन द्वेष्टा इति रूपं सिद्ध्यति. प्रातिपदिकं द्वेष्टा द्वेष्टारौ द्वेष्टारः ऋकारान्तप्रातिपदिकं ऋकारान्तः. उत्तमं. द्वेष्टृ इति प्रातिपदिकम् अस्ति, तृजन्तरूपम् अस्ति. द्वेष्टा इति तृजन्तरूपम् अस्ति. अत्र आ इति योजनेन नैतत्पुरुषसमासः अस्ति. न द्वेष्टा अद्वेष्टा द्विष् धातोः रूपमेव द्वेष्टा. द्विष् धातुतः तृच् योजनेन द्वेष्टा. तत्र वदतु. द्वेष्टारः. उत्तमम्. तृजन्तरूपाणि तथा भवन्ति, ऋकारान्तपदानि भवन्ति. ऋकारान्तप्रातिपदिकमस्ति. द्विष् इति धातुः अस्ति. द्विष् धातुः इगुपधधातुः, इत्युक्ते उपधायाम् इकारः अस्ति खलु? आम् भगिनि. तस्मात् परं तृच् प्रत्ययः अस्ति. तृच् प्रत्ययः कित् नास्ति. गुणः भवति केन सूत्रेण? पुगन्तलघुपदस्य च. पुगन्तलघुपदस्य च धातोः परं तृच् प्रत्ययः अस्ति. तृच् कित् नास्ति. उपधायां ह्रस्व इकारः अस्ति. गुणकार्यं भूत्वा द्विष् द्वेष् भवति. द्वेष्योगः तृच्. तृच् इत्यत्र तकारः अस्ति. षकारस्य प्रभावेण तकारस्य परिवर्तनं भवति स्तुत्वं भूत्वा, सन्धिकार्यं भूत्वा. द्वेष्ट्रो इति प्रातिपदिकं. प्रथमाविभक्ति एकवचनरूपं द्वेष्टा. द्विष् धातोः ल्युडन्तं किं भवति? द्वेषणं. तत्रापि गुणकार्यमस्ति. भजति इति लटीरूपं दत्तमस्ति. भज् धातोः ल्युडन्तं किम्? भजनम्. भजनं. भूधातोः ल्युडन्तं किम्? भवनम्. भवनम्. उत्तमं. भक्तः कं भजति भगिनी वदतु. ईश्वरं भजति. कथं भजति? अद्वेष्टा भजति. अद्वेष्टा भूत्वा. अत्र भक्तस्य विशेषणमेव अद्वेष्टा. भक्तस्य लक्षणं कीदृशं भवेत्? अद्वेष्टा भक्तः. अद्वेष्टा भक्तः. दर्शना भगिनी किञ्चित् वदतु. द्वादशोऽध्यायः अस्ति, भक्तियोगः. भक्तः कीदृशः भवेत् वदतु. भूमा भगिनी भवती वक्तुमिच्छति वा? जानामि. द्वादश अध्यायः अस्ति, भक्तियोगः. तस्मिन् भक्तस्य लक्षणानि उक्तानि. अद्वेष्टा सर्वभूतानां मैत्रः करुणे एव च. निर्ममो निरहङ्कारो समदुःखसुखक्षमी. क्षमी इति लिखितमस्ति. तत्र प्रातिपदिकं किम्? क्षमिन्. क्षमिन् नकारान्तप्रातिपदिकमस्ति. द्वादशोऽध्याये अयं श्लोकः अस्ति, भक्तस्य लक्षणानि तत्र उक्तानि. अद्वेष्टा सर्वभूतानां मैत्रः करुणे एव च. निर्ममो निरहङ्कारः समदुःखसुखक्षमी. इदं वाक्यम् उद्धृतमस्ति. अग्रे सुजाता भगिनी करोतु. ईश्वरं दुष्कृतां नाशं करोति. ईश्वरः दुष्कृतां नाशनं करोति. साधूनां रक्षणं करोति. नाशः भिन्नं पदं, नाशनं भिन्नं पदम्. आम् आम् भगिनि. ईश्वरः दुष्कृतां नाशनं कृत्वा साधूनां रक्षणं करोति. उत्तमं. दुष्कृताम् इति लिखितमस्ति. अत्र प्रातिपदिकं किम्? तकारान्तप्रातिपदिकमस्ति. दुष्कृत् दुष्कृतौ दुष्कृतः दुष्टु करोति दुष्कृत्. अत्र क्रिप् इति प्रत्ययः अस्ति. दुष्कृत् तस्य विपरीतार्थशब्दः कः? सुकृत्. सुकृत् महोदय भवान् वदतु, सुकृत् इत्यत्र विग्रहवाक्यं किं भवति? सुष्ठु करोति इति सुकृत्. पापकृत्. पापं करोति इति पापकृत्. पुण्यकृत्. पुण्यं करोति इति पुण्यकृत्. कर्मकृत्. कर्म करोति इति कर्मकृत्. मन्त्रकृत्. मन्त्रं करोति इति मन्त्रकृत्. शास्त्रकृत्. शास्त्रं करोति इति शास्त्रकृत्. भाष्यकृत्. भाष्यं करोति इति भाष्यकृत्. उत्तमम्. इमानि पदानि क्विप् प्रत्ययान्तपदानि. सुकृत् दुष्कृत् पापकृत् पुण्यकृत् कर्मकृत् मन्त्रकृत् शास्त्रकृत् भाष्यकृत्. इमानि पदानि क्विप् इति प्रत्ययस्य योजनेन निर्मितानि पदानि. क्लिप् वा क्विप् वा? क्विप् प्रत्ययः. ओके ओके. क्विप् क्विप् इति प्रत्ययः सर्वापहारलोपप्रत्ययः. क्विप् प्रत्ययस्य वैशिष्ट्यमस्ति. सर्वापहारप्रत्ययः इति वदामः. साधूनां रक्षणं साधुरक्षणं. गीतायां श्लोकः अस्ति खलु, परित्राणाय साधूनां. साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय सम्भवामि. तदेव अत्र लिखितं खलु. रक्षणं इति लिखितमस्ति. अणत्वस्य कृते निमित्तं किम्? शकारः अस्ति. मूर्धन्यशकारः. किन्तु अत्र निमित्तं किम्? निमित्तं नकारः. रक्षणं रक्षणं भवति. अत्र निमित्तद्वयमस्ति, किन्तु केन निमित्तेन अणत्वं भवति? शकारनिमित्तेन. किमर्थं शकारः? क्षा संयुक्ताक्षरमस्ति. ककारः योगः शकारः इत्यनेन मन्ये भगिनि. उत्तमम्. अत्र क्ष इति ककारशकारयोः मेलनेन सः वर्णः लभ्यते, किन्तु समीपे यद् निमित्तमस्ति तदेव स्वीकर्तव्यम्. तत्र यद्यपि निमित्तद्वयमस्ति, रेपः अपि निमित्तं भवितुमर्हति, शकारः अपि निमित्तं भवितुमर्हति, किन्तु तत्र सामीप्यं द्रष्टव्यम्. समीपे यद् निमित्तमस्ति तदेव स्वीकर्तव्यं. शकारः एव निमित्तं भवितुमर्हति ऋणत्वस्य कृते इति वार्ता. दुष्कृतां नाशः दुष्कृतनाशः इति अपि भवितुमर्हति. सुजाता भगिनी भवती एव करोतु. मानवाः स्वकर्मणा देवम् अर्चन्ति, सिद्धं विन्दन्ति. मानवाः स्वकर्मणा देवम् अर्चयित्वा सिद्धं विन्दन्ति. अत्र पश्यतु, अर्चयित्वा इति उक्तवती. अर्चयित्वा साधु भवति वा? अर्चित्वा. अर्चित्वा. तत्र भेदः कः? अर्चति इति पदमस्ति, अर्चयति इति पदमपि अस्ति. अर्चिधातुः भुवादिगणे अस्ति, चुरादिगणे अपि अस्ति. भुवादिगणे अस्ति चेत् तस्य रूपम् अर्चति. अर्चति इति रूपम् अस्ति चेत् तत्र रूपं किं भवति? अर्चित्वा. अर्चयति अस्ति चेत् अर्चयित्वा. अत्र तु अर्चित्वा. अर्चित्वा. स्वकर्मण तत्र किम् अस्ति? स्वस्य कर्मण तत्र तृतीयरूपम् अस्ति खलु. आं भगिनि. अत्र णत्वं केन कारणेन? कर्मण रेपः अस्ति. अत्र सूत्रं किं? मकार हट्कुप्वाङ् नुं यवाय इति इत्यनेन अस्य वर्णः अपि अस्ति. रेपः अस्ति उत्तमं पवर्गस्य व्यञ्जनमस्ति मकारः, तत्र समस्या नास्ति, बाधकवर्णाः न सन्ति इत्यतः णत्वं भवति. विन्दति इति रूपम् अस्ति, विद् धातोः रूपमेव विन्दति. विद् लाभे इत्यस्मिन् अर्थे तुदादिगणे अस्ति, तत्र नुमागमः भवति क्षेमुचादीनाम् इति सूत्रेण तुदादिगणे नुमागमः भवति इति कारणतः विद् इत्यस्य रूपं विन्द् इति भवति. तुदादिगणे कार्यं कथं भवति वदतु. तुदादिगणे गुणः न भवति, अपित् अस्ति, शकार एव अस्ति इत्यनेन गुणः न भवति. विन्दति दकारस्य परसवर्ण भवति, विन्द् भवति, तदनन्तरं तकारस्य पञ्चमवर्णः आयाति विन्दति. उत्तमम् उत्तमं. धातुः विद् अस्ति, विद् धातोः प्रसङ्गे शेमुच्चादीनाम् इति सूत्रेण नुमागमः भूत्वा पादौ नकारः आयाति, पश्चात् अनुस्वारः अपि च परसवर्णादेशः, एतत् सर्वं भवति. तुदादिगणे अस्ति इति कारणतः शाविकरणप्रत्ययः, शाविकरणप्रत्ययस्य अवशिष्टभागः आ अस्ति, विन्दियोगः आयोगः ति. भुवादिगणे तुदादिगणे विकरणप्रत्ययस्य अवशिष्टभागः आ एव, किन्तु तुदादिगणे पित्वं नास्ति इति कारणतः विन्दियोगः आयोगः ति. विन्दति इति रूपं भवति. प्राप्नोति, लभते इत्यादिषु अर्थेषु सः धातुः अस्ति. स्वकर्मणा मानवाः सिद्धिं विन्दन्ति इति लिखितं. भूमा भगिनी वदतु, अस्य अर्थः कः? मानवाः प्रयत्नं कुर्वन्ति देवं दर्शितुं स्वस्य कर्मेण, कर्मणा एव फलानि प्राप्नुवन्ति. मानवाः स्वकर्मणा सिद्धिं विन्दन्ति, स्वस्य कर्मणा मानवाः सिद्धिं विन्दन्ति. सिद्धिः इत्युक्ते अत्र मुक्तिः, मुक्तिं प्राप्तुं स्वकर्म करणीयं, मुक्तिं प्राप्तुं स्वकर्म करणीयं. मानवाः सिद्धिं विन्दन्ति कथं? स्वकर्मणा, जस्ट् डू युवर् वर्क् पर्फेक्ट्लि. कर्मण्येवाधिकारस्य मा क्लेशकरा. तत्तु साधु, किन्तु अत्र किं लिखितम्? रोहिणी भगिनी भवती वदतु, अत्र अर्थः कः? मोक्षमपि भवति. तदेव स्वकर्मणा मानवाः सिद्धिं विन्दन्ति. बहु उत्तमं वाक्यं. सिद्ध धातोः क्तिन् प्रत्ययान्तरूपमेव सिद्धिः. अत्र विद् धातुः अपि सकर्मकः, अतः सिद्धिं विन्दन्ति मानवाः. सिद्धिं विन्दन्ति कथं? स्वकर्मणा. अतः स्वकार्यं सम्यक् करणीयम्. अन्तिमं वाक्यं सुजाता भगिनी भवती एव करोतु. योगी अहङ्कारं त्यजति शान्तं भवति, शान्तः भवति. योगी अहङ्कारं त्यक्त्वा शान्तः भवति. उत्तमं. योगी इति पदस्य विशेषणमेव शान्तः. शान्तः इति पदं कीदृशं पदम्? शान्तः त्वान्तपदमस्ति. त्वान्तपदमस्ति मा भगिनि शान्तः. कथान्तं, कथान्तं, कथान्तं. महोदय भवान् वदतु, अत्र किमस्ति? शं, शम् इति धातोः इक्तप्रत्ययस्य योजनेन शान्तः इति रूपं सिद्ध्यति. शान्ति, शान्ति इति पदं पूर्वमेव अस्माभिः परिशीलितं किल, तादृशमेव शान्तः इति अस्ति. अत्र शम् इति धातोः अत्र दीर्घं भवति, शां तकारस्य सवर्णः भूत्वा शाम् इति भवति. प्रथमं शं धातोः शाम् इति भवति, तदनन्तरम् इक्तप्रत्ययस्य योजनेन शान्तः इति सवर्णरूपं मकारस्य नकारः भवति सवर्णरूपं भवति शान्तः इति शम् धातोः रूपमेव शान्तः अनुनासिकस्य क्विझलोः क्निति इति सूत्रेण अङ्गस्य दीर्घादेशः अतः शं शां भवति आदौ मकारः अस्ति मकारस्य स्थाने अनुस्वारादेशः नश्चापदान्तस्य झलि सूत्रेण पश्चात् अनुस्वारस्य ययि परसवर्णः सूत्रेण परसवर्णादेशं कृत्वा तवर्गीयदन्तिनकारः आयाति तेन शान्तः एवमेव शान्तिः शान्तिः इति क्तिन् रूपम् अस्ति शं धातोः लटिरूपं शाम्यते शं धातोः रूपं शाम्यते तत्रापि सूत्रमस्ति शमाम् अष्टानां दीर्घः श्यनि इति सूत्रमस्ति श्यनि इति कथनेन किमस्ति शन् विकरणप्रत्यये परे शन् विकरणप्रत्ययः कुत्र आयाति दिवादिगणे दिवादिभ्यः श्यन् दिवादिगणे अस्ति इति कारणतः दिवादिभ्यः श्यन् इति सूत्रेण श्यन् विकरणप्रत्ययः आयाति किन्तु शमाम् अष्टानां दीर्घः श्यनि इति सूत्रेण तत्रापि दीर्घत्वं भूत्वा शाम्यते इति लटिरूपं सिद्ध्यति योगिन् इति नकारान्तप्रातिपदिकमस्ति योगी योगिनौ योगिनः एवं रूपाणि भवन्ति अहङ्कारः इति पुंलिङ्गपदमस्ति अहङ्कारं त्यक्त्वा तत्र त्यज् धातुः अपि सकर्मकधातुः अतः कर्मपदम् अहङ्कारं त्यक्त्वा अहङ्कारस्य त्यजनेन त्यजनम् इति ल्युडन्तपदमस्ति ल्युडन्तात् पूर्वं षष्टिविभक्तिः इत्युक्ते कृदन्तमस्ति इत्यतः कर्तृकर्मणोः कृति इति सूत्रेण अहङ्कारस्य त्यजनं यदा भवति तदा एव सः शान्तः भवति खलु अहङ्कारः त्रिधा भवति भूमा भगिनी वदतु अहङ्कारः सात्विक अहङ्कारः राजस अहङ्कारः तामस अहङ्कारः सात्विक अहङ्कारः अपि अस्ति अहङ्कारः इति पुंलिङ्गपदम् अस्ति यस्मिन् अहङ्कारः अस्ति सः अहङ्कारी अहङ्कारी एवमेव यस्मिन् अहङ्कारः अस्ति सः अहङ्कारवान् तत्र किमस्ति प्रत्ययः वतु प्रत्ययः मतु प्रत्ययः अस्ति यस्मिन् गुणाः सन्ति सः गुणवान् गुण इति अकारान्तप्रातिपदिकमस्ति अतः गुणवान् रूपवान् अहङ्कारवान् इति बुद्धिः इत्यत्र इकारान्तप्रातिपदिकमस्ति इत्यतः मकारः यथावत् तिष्ठति बुद्धिमत् बुद्धिमान् श्रीमान् इत्यादीनि तत्र मकारः यथावत् तिष्ठति अकारान्तप्रातिपदिकमस्ति चेत् विशिष्टसूत्रेण तत्र वकारः आयाति किन्तु प्रत्ययः तु मतुप् अहङ्कारवान् इति भवति अवधेयम् इति कीदृशं पदम् धातोः ध्यै धातोः प्रत्ययः न धातुः धा अस्ति धा धातोः लटीरूपं दधाति धा धातुः आकारान्तधातुः अतः तत्र यत् प्रत्ययः अस्ति अव उपसर्गपूर्वकः धा धातुतः यत् प्रत्ययस्य योजनेन अवधेयं तत्र सूत्रमस्ति अचो यत् इत्युक्ते धातुः अजन्तधातुः अस्ति चेत् यत् प्रत्ययः ऋकारान्तधातुः अथवा हलन्तधातुः अस्ति चेत् ण्यत् प्रत्ययः इति भवति ऋकारान्तधातुः इत्युक्ते क्रूधातुः क्रूधातोः ण्यत् रूपं किम् अस्ति कार्यम् उत्तमं हृ अस्ति चेत् हार्यं भ्रु अस्ति चेत् भार्यं धार्यं ध्रु अस्ति चेत् धार्यं ऋकारान्तधातुः अस्ति चेत् ण्यत् प्रत्ययः हलन्तधातुः अस्ति चेदपि ण्यत् प्रत्ययः तदर्थमेव रुहलोर्ण्यत् इति सूत्रमस्ति हलन्तधातवः पठ् अस्ति चेत् पाठ्यम् उत्तमं पच् अस्ति चेत् पाच्यं पाच्यमस्ति पाक्यमपि अस्ति वच् अस्ति चेत् वाक्यं वच् इत्यस्य रूपं वाच्यम् अस्ति वाक्यमपि अस्ति ओके ओके वाच्यम् इति एकं रूपम् अस्ति वाक्यं, वाक्यम् इति रूपं साधयितुं तत्र अन्यत् सूत्रमस्ति. इम्र संज्ञा वाच्या इति आगच्छति किल, तादृश इरः इति संज्ञा वाच्या. इत् संज्ञा वाच्या, संज्ञा इति स्त्रीलिङ्गपदमस्ति इति कारणतः वाच्या इत्युक्ते ञत् प्रत्ययान्तपदानि त्रिषु लिङ्गेषु सम्भवन्ति. वाच्यं, वाच्या, वाच्यः, खलु शब्दः वाच्यः, संज्ञा वाच्या. तत्र रुहलोर्ण्यत् इति सूत्रेण ण्यत् प्रत्ययः विहितः भवति. किन्तु अत्र किमस्ति अवधेयम् इत्यत्र धा धातोः रूपमस्ति. धा इति धातुः आकारान्तधातुः, अतः अचो यत् इति सूत्रेण यत् प्रत्ययः विहितः भवति. अतः धेयं पा अस्ति चेत् पेयं, पेयं पा इति धातुः अपि आकारान्तधातुः, अजन्तधातुः. अजन्तधातुः अस्ति इत्यतः यत् प्रत्ययः पेयं. धा अस्ति चेत् धेयं, केवलं दा अस्ति चेत् देयम् एव, देयं, देयं. जी अस्ति चेत् जयं, जीयति, जयं, जेयं. जी अस्ति चेत् चेयं. धा, पा, दा एते धातवः आकारान्ताः इत्युक्ते अजन्तधातवः, अतः यत् प्रत्ययः. जी धातुः अपि अजन्तधातुः, ची धातुः अपि अजन्तधातुः. अतः जी जेयं, ची चेयं, धा धेयं, दा देयम् एवं रूपाणि भवन्ति. गेयम् इति कथं साधनीयम्? गेयं गम् धातु किल, गेयं, गेयं. तत्र किमस्ति गै धातुः, तदनन्तरं एजन्तधातुः गै, गै इति धातुः एजन्तधातुः अस्ति इत्यतः आदेशोपदेशेशिति इति सूत्रेण गै गा भवति. किन्तु अन्यानि कार्याणि भूत्वा गेयं, गेयं भिन्नं, गीतं भिन्नं, खलु गीतं भिन्नं. प्रातिपदिकं सिद्ध्यति किल, सोरि नाट् प्रातिपदिकं, तस्य विवरणं, गातुं योग्यं गेयं किल, गातुं योग्यं गेयं. प्रत्येकं प्रत्ययस्य विशिष्ट अर्थः अस्ति, इत्युक्ते सः प्रत्ययः कस्मिन् अर्थे प्रयुज्यते इति ज्ञातव्यम्. यथा महोदयेन उक्तं गातुं योग्यं गीतम्, यद्यपि योजनीयं गातुं योग्यं गीतं, गीतम् इति भूतकालार्थे अस्ति, कथाप्रत्ययः. ओ नो, गीतम् इति गानम्, ओके सोरि नाट् गीतं, गानं, गातुं योग्यं गानं भवति तादृशं. गानम् इति ल्युडन्तम् अस्ति, ल्युडन्तम्. ओ यत् प्रत्ययः ञत् प्रत्ययः योग्यार्थे इत्युक्ते आहत्य गेयं भिन्नं, गानं भिन्नं, गीतं भिन्नं. गीतम् इत्यत्र क्तान्तरूपम् अस्ति, गानम् इत्यत्र ल्युडन्तम् अस्ति, ल्युट् प्रत्ययः अस्ति. गेयम् इत्यत्र यत् प्रत्ययः अस्ति. प्रत्येकं प्रत्ययस्य अर्थः अस्ति. प्रत्ययस्य अर्थः कः इत्युक्ते कृतवतु इति भूतकालार्थकप्रत्ययः, एवमेव लट् इति प्रत्ययः वर्तमानकालार्थकप्रत्ययः. भगिनि अहं किम् उक्तवान् इति इत्युक्ते गातुं, गातुं योग्यं गीतम् इति कथितुं शक्यते वा? या गातुं योग्यं गानं, कीदृशं गानं? गातुं योग्यं गानं, गेयं गानं, तादृशं कथितुं शक्यते वा इत्येव मया पृष्टः. गातुं योग्यं गेयम् इति मम चिन्तनम्. गातुं योग्यं गेयमेव, परन्तु गातुं योग्यं गीतम् इत्युक्ते कीदृशं गीतं? गेयं गीतं, तादृशं विशेषणविशेष्यभावः भवितुम् अर्हति वा? इतोपि चिन्तनीयं महोदय. इतोपि व्यवहारः इति पदमस्ति अन्तिमं वाक्यं. सुजाता भगिनी अन्तिमं वाक्यं करोतु. त्वा प्रत्ययस्य, त्वा प्रत्ययस्य इत्यपि व्यवहारः अस्ति. त्वा प्रत्ययस्य त्वा अपि, त्वा प्रत्यय अपि व्यवहारे अस्ति. व्यवहारः वि उपसर्ग अस्ति. अव उपसर्गद्वयम् अस्ति, इ उपसर्ग अस्ति, अव उपसर्ग अस्ति, जनसन्धि कृत्वा व्यवहारः भवति. हारः हृञ् प्रत्ययः अस्ति, हृ धातुतः घञ् प्रत्ययस्य योजनेन हारः. तस्मात् पूर्वं वि उपसर्गः अस्ति, अव उपसर्गः अस्ति, तेन वियोगः अवयोगः हृयोगः घञ् व्यवहारः. भवती जानाति खलु यः व्यवहारं जानाति सः व्यवहारी, जानाति जानाति व्यवहारज्ञः, यः व्यवहारं जानाति सः व्यवहारज्ञः. यस्मिन् व्यवहारः अस्ति सः, यस्मिन् व्यवहारः अस्ति सः व्यवहारी. व्यवहारिन् इति नकारान्तप्रातिपदिकम् अस्ति, इनि प्रत्ययः. व्यवहारज्ञः इत्यस्मिन् पदे उपपदसमासः अस्ति. यः व्यवहारं जानाति सः व्यवहारज्ञः. शास्त्रं जानाति शास्त्रज्ञः. सर्वं जानाति सर्वज्ञः. अल्पं जानाति अल्पज्ञः. व्याकरणं जानाति व्याकरणज्ञः. व्याकरणज्ञः. अष्टाध्यायी जानाति अष्टाध्यायिज्ञः. ध्यायी तादृशं न भवति, अष्टाध्यायी तादृशं न भवति. एकम् अन्यत् पदमस्ति, हृधातोः रूपं हारः. हृधातुतः तृच् योजनेन किं भवति? हर्ता. हर्ता इति रूपं हृधातुतः तृच् योजनेन हर्तृ इति प्रातिपदिकं हर्ता इति रूपम् अस्ति. तत्रापि वि अव द्वयोः योजनेन व्यवहर्ता इति रूपं सिद्ध्यति. व्यवहर्ता, व्यवहर्तारौ, व्यवहर्तारः एवं रूपाणि भवन्ति. तावदेव. अग्रे कथा अस्ति, आगामिनि सप्ताहे कथां पठिष्यामः. सर्वेषां धन्यवादाः. धन्यवादाः.